गीतासोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं श्रूयते। महोदय, सुभाषितं स्मारयतु। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः। उत्तमं, धन्यवादाः। पञ्चमी विभक्तिः इति विषयः समापितः। वयं पञ्चविंशत्यधिक एकशतं पृष्ठं समापितवन्तः। 125 पञ्चविंशत्यधिक एकशतं पृष्ठं समापितवन्तः। अद्य 26 एकशतं पुटं पश्यन्तु। 30 पाठः, पाठस्य शीर्षकमस्ति नगरदर्शनं कदा। परिचितः विषयः एव, किं कार्यं कदा आरभ्य कुत्र पर्यन्तं वयं कुर्मः। मम विषये वदन्ती अस्मि, कानिचन वाक्यानि उदाहरणत्वेन वदामि। प्रातः 6 आरभ्य 7 संस्कृतं पठामि। प्रातः 7 आरभ्य 7:30 अल्पाहारं स्वीकरोमि। 8 आरभ्य 7:30 वार्तापत्रिकाः पठामि। पश्चात् 9 आरभ्य कार्यालयं गच्छामि। एतादृशानि वाक्यानि भवद्भिः ज्ञातानि, एतादृशानि वाक्यानि परिचितानि वाक्यानि भवतां कृते। महोदय, भवान् वदतु, भवान् कदा उत्तिष्ठति? अहं प्रायः सार्धपञ्चवादने उत्तिष्ठामि। भवान् किं करोति पश्चात्? पश्चात् किञ्चित् दशनिमिषपर्यन्तं किञ्चित् ध्यानं करोमि। पितुः विषये किञ्चित् पुनस्मारणं करोमि, तद्विषये, तस्य विषये। तदनन्तरं मुखप्रक्षालनं करोमि, प्रक्षालनं करोमि। तदनन्तरं गृहं परितः बहवः पादपाः सन्ति, तद् जलसेचनं करोमि। जलसेचनम् इति पदमस्ति, तत्र लट्लकाररूपमस्ति, सिञ्चति अस्ति, तत्र सिञ्च् इति धातुः अस्ति। सिञ्चित् धातोः प्रसङ्गे नुमागमः भवति, अतः लट्लकारप्रसङ्गे सिञ्चति इति रूपं भवति, किन्तु सेचनम् इति ल्युडन्तमस्ति खलु? पादपानां कृते जलसेचनं करोति भवान्। इतोपि तदनन्तरं स्नानं कृत्वा स्नानस्य पूर्वं किञ्चित् व्यायामं करोमि, अर्धहोरापर्यन्तं। कदा आरभ्य कुत्र पर्यन्तम् इत्युक्ते 7:30 आरभ्य 9 9 आरभ्य 9 तथा वक्तव्यम्। षड्वादनात् आरभ्य 7 व्यायामं करोमि। तदनन्तरं स्नानं दशनिमिष 7 आरभ्य दश दशनिमिषं दशनिमेषनिमेषं स्नानं करोमि. तदनन्तरं भगवत् भगवत्स्मरणं करोमि. महोदय, भगवत् स्मरणं करोमि इति तु साधु एव, समस्तपदं कृत्वा उक्तवान् भवान्, भगवतः स्मरणं खलु? भगवतः स्मरणं, भगवत् स्मरणं, तदेव. साधु महोदय, धन्यवादाः. पश्चात् रोहिणी भगिनी, भवती वदतु, भवती कदा आरभ्य किं करोति, किं किं करोति प्रातःकाले? आं भगिनि, अहं प्रातःकाले षड्वादने उत्तिष्ठामि, तदनन्तरं दन्तधावनं करोमि, पश्चात् स्नानं करोमि, तदनन्तरं गृहाङ्गणं. कदा आरभ्य किं करोति? सार्धपञ्चवादनं, सार्धनववादनं, पादोनसप्तवादनं, पादोनषड्वादनम्, एतादृशानि रूपाणि संयुज्य वदतु. अहं षड्वादने उत्तिष्ठामि, षड्वादनतः आरभ्य सपादषड्वादनपर्यन्तं दन्तधावनं करोमि, सपादषड्वादनतः सार्धषड्वादनपर्यन्तं गृहाङ्गणं शुचीकरोमि, सार्धषड्वादनतः आरभ्य सप्तवादनपर्यन्तं सस्यानि सिञ्चामि, सप्तवादनतः सपादसप्तवादनपर्यन्तं शाकानि स्वीकरोमि, सप्तवादनतः आरभ्य अष्टवादनपर्यन्तं पाकशालायां गत्वा अल्पाहारं पचामि. भगिनी, पाकशालायां गत्वा तत्र किञ्चित् समीकरोतु. पाकशालां गत्वा अधिकरणमस्ति चेदेव सप्तमी विभक्तिः खलु? अत्र गन्तव्यस्थानमस्ति, गन्तव्यस्थानमस्ति इति कारणतः उत्तरदेशसंयोगानुकूलव्यापारः इति गम् धातोः अर्थः अस्ति, कर्मपदं सम्भवति. पाकशालां गत्वा वदतु इतोपि. अष्टवादनतः आरभ्य सपाद अष्टवादनपर्यन्तम् अल्पाहारं स्वीकरोमि, तदनन्तरं किञ्चित् शृणोमि. किं शृणोति? प्रभाषणं शृणोमि अथवा क्लास् रेकार्डिङ्ग् शृणोमि. उत्तमं. सूर्यकुमारी भगिनी, भवती वदतु, प्रातःकाले भवत्याः कार्याणि किं किं करोति भवती? सार्धपञ्चवादनतः उत्तिष्ठामि, शयने अल्पव्यायामं करोमि दशनिमिषपर्यन्तं, षड्वादनतः अल्पगृहकार्याणि करोमि, तदनन्तरं षड् सप्तवादनतः अल्पाहारं पचामि, तदनन्तरं सार्धसप्तवादनतः दशवादनपर्यन्तं किमपि पठामि, संस्कृतं वा गीतापारायणं वा पठामि, तदनन्तरं स्नानानि तदनन्तरं दन्तधावनं स्नानम् इत्यादि कार्यक्रमाणि पूरयामि. एकादशवादनतः सार्ध एकादशवादनपर्यन्तं बृहत् व्यायामं करोमि. तदनन्तरं अल्पभोजनं द्वादश वादनतः द्वादशवादनतः द्वादशवादनतः सार्धवादनपर्यन्तं सार्धद्वादशवादनपर्यन्तम् अल्पाहारं खादामि. अर्धवादनपर्यन्तम् अत्र किञ्चित् पृच्छामि, भवती जानाति एव, पञ्चवादनतः सार्धपञ्चवादनपर्यन्तम् इत्युक्ते आङ्ग्लभाषया वदतु. From 5 to 5:30. उत्तमं. सपादपञ्चवादनपर्यन्तम् इति कथनेन पुनः वदामि, पञ्चवादनात् आरभ्य सपादपञ्चवादनपर्यन्तं 5 to 5:15. उत्तमं. पादोनपञ्चवादनं 4:45. उत्तमं भगिनी, धन्यवादाः. तादृशरीत्या वक्तव्यम्. अस्माकं विषयः अस्ति तः पर्यन्तं, नगरदर्शनं कदा इति पाठस्य शीर्षकमस्ति. नगरस्य दर्शनं इति विग्रहवाक्यं, तत्र षष्टितत्पुरुषसमासः अस्ति. कदा, कदा इति अव्ययपदमस्ति, किं शब्दात् निर्मितं पदं कदा. एवम् एव यदा, तदा, कदा, एकदा, अन्यदा, सर्वदा ईदृशानि पदानि सिद्ध्यन्ति. कदा इति कथनेन कस्मिन् काले, तदा इत्युक्ते तस्मिन् काले, यदा इत्युक्ते यस्मिन् काले, एकदा इत्युक्ते एकस्मिन् काले, सर्वदा इत्युक्ते सर्वस्मिन् काले. सर्वदा इति कथनेन सर्वस्मिन् काले, सर्वदा इति पदस्य स्थाने सदा इति अपि साधु, द्वयमपि साधु. अन्यदा इति कथनेन अन्यस्मिन् काले, किन्तु अत्र अस्माकं विषयः अस्ति कदा. कदा इत्युक्ते कस्मिन् काले. कदा इति अव्ययपदमस्ति, कदा इति तद्धितप्रत्ययान्तपदमस्ति. तद्धितश्च सर्वविभक्तिः इति विशिष्टसूत्रेण इदं पदम् अव्ययपदं भवति. सर्वदा, सदा द्वयोः अर्थः समानः. इदं पदं तद्धितप्रत्ययान्तपदम् इत्युक्ते आदौ तद्धितान्तप्रातिपदिकं सिद्ध्यति. यत् पदं तद्धितप्रत्ययस्य योजनेन निर्मितं, सः शब्दः आदौ प्रातिपदिकं भवति, तस्य प्रातिपदिकसंज्ञा दीयते. कृत्तद्धितसमासाश्च इति सूत्रेण तस्य प्रातिपदिकसंज्ञा दीयते. तद्धितश्च सर्वविभक्तिः इति सूत्रेण अव्ययपदं भवति इति कारणतः अस्य पदस्य अन्ते स्थितस्य सुप्रत्ययस्य लोपः भवति. तदर्थमेव इदं पदम् अव्ययपदं भवति. सुपोधातुप्रातिपदिकयोः इति सूत्रेण अस्य पदस्य अन्ते स्थितस्य सुप्रत्ययस्य लुक् भवति. साधारणतया समस्तपदानां निर्माणप्रसङ्गे समस्तपदेषु पदद्वयं वर्तते चेत् पूर्वपदस्य अपि च उत्तरपदस्य द्वयोः पदयोः अवयवरूपेण स्थितस्य, इत्युक्ते प्रातिपदिकस्य अवयवरूपेण स्थितस्य सुप्रत्ययस्य लुक् भवति. समस्तपदानां प्रसङ्गे, समासानां प्रसङ्गे सः विषयः अस्माभिः ज्ञातः एव. एवमेव कदा इति पदस्य निर्माणप्रसङ्गे अपि सुपोधातुप्रातिपदिकयोः इति सूत्रेण पदस्य अन्ते स्थितस्य सुप्रत्ययस्य लुक् भवति. अतः इदं पदम् अव्ययपदं भवति. नगरस्य दर्शनं, नगरदर्शनं, नगर इति प्रातिपदिकमस्ति अकारान्तप्रातिपदिकं, दर्शन इति अकारान्तप्रातिपदिकम् अस्ति. समस्तपदानां निर्माणप्रसङ्गे एकं लौकिकविग्रहवाक्यमस्ति, अन्यदस्ति अलौकिकविग्रहवाक्यम्. अलौकिकविग्रहवाक्यम् इत्युक्ते शास्त्रीयविग्रहवाक्यं. नगरदर्शनं इति समस्तपदमस्ति, विग्रहवाक्यं नगरस्य दर्शनं. तत्र अलौकिकविग्रहवाक्यमपि ज्ञातव्यं. नगरयोगः नस्, दर्शनयोगः सु इति स्थितिः अस्ति. नगरयोगः नस् इति कथनेन नस् प्रत्ययः षष्टिविभक्ति एकवचनप्रत्ययः अस्ति. नस् प्रत्ययस्य लुक् भवति सुपोधातुप्रातिपदिकयोः इति सूत्रेण. इत्युक्ते प्रातिपदिकस्य अवयवरूपेण विद्यमानस्य सुप्रत्ययस्य लुक् भवति, लोपः भवति. तेन नगरदर्शन इति नूतनं प्रातिपदिकं, समस्तपदस्य नूतनप्रातिपदिकं सिद्ध्यति. तस्य प्रातिपदिकसंज्ञा कृत्तद्धितसमासाश्च इति सूत्रेण प्रातिपदिकसंज्ञा भवति. नूतनप्रातिपदिकस्य रूपं सिद्ध्यति. तस्मात् परं पुनः सुप्रत्ययं योजयामः. तदर्थमेव समस्तपदानां रूपाणि अपि सप्तसु विभक्तिषु त्रिषु वचनेषु सम्भवन्ति. लौकिकविग्रहवाक्यमस्ति नगरस्य दर्शनं. अलौकिकविग्रहवाक्यमस्ति नगरयोगः नस् दर्शनयोगः सु. तत्र द्वयोः पदयोः अन्ते स्थितस्य सुप्रत्ययस्य लुक् भूत्वा नूतनप्रातिपदिकं सिद्ध्यति. नूतनप्रातिपदिकमस्ति नगरदर्शन. नूतनप्रातिपदिकमपि अकारान्तप्रातिपदिकमेव. अस्मिन् पदे तत्पुरुषसमासः अस्ति. तत्पुरुषसमासस्य प्रसङ्गे उत्तरपदप्राधान्यं वर्तते. दर्शन इति पदस्य प्राधान्यमस्ति. राजपुरुषः इति कथनेन राज्ञः पुरुषः इति विग्रहवाक्यमस्ति. राजपुरुषः इत्यस्मिन् पदे अपि षष्टि तत्पुरुषसमासः अस्ति. एवमेव नगरदर्शनम् इत्यस्मिन् अपि षष्टि तत्पुरुषसमासः अस्ति. अत्र उत्तरपदप्राधान्यमस्ति. तत्पुरुषसमासः उत्तरपदप्रधानः तत्पुरुषः. अत्र दर्शनं इति पदमस्ति. दर्शनं इति ल्युडन्तपदमस्ति. दृश् धातुः अस्ति. दृश् धातुतः ल्युट् प्रत्ययं योजयामः. तदा दृश् धातौ उपधायां ह्रस्वरुकारः अस्ति इत्यतः, अपि च ल्युट् प्रत्ययः कित् गित् नित् नास्ति, आर्धधातुकप्रत्ययः. अतः पुगन्तलघुपधस्य च इत्यनेन गुणः भूत्वा, लघु इकः गुणः भूत्वा दृश् दर्श् भवति. दर्श् योगः अन दर्शन. अन इति रूपं कथम् आगतम्? युवोरनाकौ इति सूत्रेण युस्थाने अन आदिष्टः भवति. दर्श् योगः अन दर्शन इति प्रातिपदिकमस्ति. तस्मात् परं सुप्रत्ययस्य योजनेन दर्शनम् इति नपुंसकलिङ्गरूपं सिद्ध्यति. ल्युडन्तानि सदा नपुंसकलिङ्गपदानि भवन्ति. शीर्षकं नगरदर्शनं कदा इति. इदानीं पाठं प्रति सरेम. पुस्तकम् उद्घाटयन्तु, एकवारम् अवलोकयाम किम् अस्ति इति. रोहिणी भगिनी, भवती पठतु. नगरदर्शनं कदा? तः पर्यन्तम् एतां विनोदकणिकां पठता. कश्चन ग्रामीणः नगरदर्शनार्थं महानगरं गतवान्. यदा बुभुक्षुः जाता तदा सः एकं भोजनालयं गत्वा पृष्टवान्, अत्र भोजनस्य अल्पाहारस्य च समयः कः इति. तदा भोजनालयस्वामी उक्तवान्, प्रातः सप्तवादनतः एकादशवादनपर्यन्तम् अल्पाहारः, मध्याह्ने द्वादशवादनतः त्रिवादनपर्यन्तं भोजनं, सायं पञ्चवादनतः रात्रौ दशवादनपर्यन्तं रात्रिभोजनम् इति. एतस्य श्रवणानन्तरं सः ग्रामीणः पृष्टवान्, महाशय, यदि एतावान् कालः अल्पाहारार्थं, मध्याह्ने भोजनार्थं, रात्रिभोजनार्थं च भवति, तर्हि मम नगरदर्शनं कदा भविष्यति इति. भगिनी, सूचनायाः प्रसङ्गे वदतु. सूचना उपरि दत्ता, प्रत्येकं पदं स्वीकृत्य वदतु. तः पर्यन्तं, तः तस्य प्रत्ययस्य शार्ट् फार्म् इति. तः इति तद्धितप्रत्ययः इति वक्तुं शक्यते. अग्रे वदतु. पर्यन्तं, तत्पर्यन्तं, टिल् देन्. पर्यन्तम् इति कथनेन शेष सीमा प्राप्ता. सीमा इति पदं जानाति खलु? सीमा इत्यत्र प्रातिपदिकं किम् अस्ति? सीमा एव प्रातिपदिकं. सीमा लिमिट्. नकारान्तप्रातिपदिकं सीमन्. सीमन् इति नकारान्तप्रातिपदिकम् अस्ति. पर्यन्तम् इति कथनेन शेष सीमा प्राप्ता अस्माभिः. अग्रे वदतु. एतां विनोदकणिकां पठता. एकां एकशब्दस्य द्वितीयविभक्तिं एकवचनम् एकां विनोदकनिकां विनोदकनिका विनोदस्य कनिका विनोदकनिका तस्य द्वितीयविभक्ति एकवचनं विनोदकनिकां पठत लोट्लकार प्रथमपुरुष एकवचनं लोट्लकार मध्यमपुरुष बहुवचनम् अस्ति सर्वाणि रूपाणि वक्तुमिच्छति वा क्षम्यतां सूर्यकुमारी भगिनी एकवारं स्मारयतु आं भगिनि पठतु पठतात् द्विरूपम् अस्ति पठतां रूपद्वयम् अस्ति इति वक्तव्यं नो चेत् भिन्नरीत्या वदतु द्वे रूपं द्वे रूपे स्तः रूपतः द्वे रूपे स्तः किमर्थम् इत्युक्ते रूपं रूपे रूपाणि नपुंसकलिङ्गपदमस्ति इत्यतः रूपद्वयम् अपि कथितुं शक्यते किल रूपद्वयं रूपद्वयमस्ति नो चेत् द्वे रूपे स्तः वदतु पठतु पठतात् पठतां पठन्तु पठतं पठत पठानि पठाव पठाम उत्तमं नवरूपाणि उक्तवती अत्र धातुः सकर्मकधातुः अतः कर्मपदं स्वीकर्तुं शक्नोति विनोदकणिकां पठत इदानीं महोदय भवान् वदतु विनोदः इत्यस्मिन् प्रसङ्गे भवान् यद्वक्तुमिच्छति तद् वदतु विनोदः ओके वि इति उपसर्ग पि उपसर्गपूर्वक नुद् इति धातोः ल्युडन्त विनोदम् इति न पुंलिङ्गपदमेव नपुंसकलिङ्गपदं नास्ति नुद् धातुतः नोदः नुद् धातुतः नोदः इति भवति ओके वि उपसर्गपूर्वक नुद् धातोः घञ् प्रत्ययः घञ् ओके घञ् प्रत्ययः योजनेन विनोदः इति भवति विनोदकणिकां विनोदस्य कणिकां वा विनोदां च कणिकां च इति रूपं तत् कणिकां च विनोदस्य कणिकाम् इत्येव मन्ये रोहिणी भगिनी उक्तवती एव विनोदस्य कणिका इति एव साधु भवति समस्तपदमस्ति इति कारणतः विनोदस्य कणिका ताम् इति भवति वि उपसर्गपूर्वकः नुद् इति धातुः अस्ति नुद् धातोः रूपं नुदति नुद् धातुतः नोदः इति रूपं सिद्ध्यति नुद् उपधायां ह्रस्व उकारः अस्ति अपि च घञ् प्रत्ययः अस्ति मनसि स्थापयन्तु घञ् प्रत्ययान्तरूपाणि सर्वदा पुंलिङ्गपदानि भवन्ति घञ् प्रत्ययान्तरूपाणि पुंलिङ्गपदानि भवन्ति घञ् प्रत्ययः कृत् प्रत्ययः अस्ति घञ् प्रत्ययस्य योजनेन पुंलिङ्गपदं सिद्ध्यति पठ् धातुतः पाठः भुज् धातुतः भोगः नुद् धातुतः नोदः एवं पुंलिङ्गपदानि सम्भवन्ति किन्तु शञ् प्रत्ययः सध्यतप्रत्ययः शञ् प्रत्ययस्य योजनेन यत् पदं निर्मितं भवति तत् पदं सर्वदा नपुंसकलिङ्गपदं भवति मधुरस्य भावः माधुर्यं तत्र नपुंसकलिङ्गपदं सिद्ध्यति शञ् इति कथनेन सध्यतप्रत्ययः इति मनसि स्थापनीयं विनोदस्य कणिका विनोदः इत्युक्ते महत् कौतूहलं यज्जनयति मनसि कौतूहलं यज्जनयति तदेव विनोदः इति कौतूहलं वदतु कुतूहलस्य भावः कौतूहलं तदितप्रत्ययः अस्ति कुतूहलस्य भावः कौतूहलं तत्र शय् नास्ति अण् प्रत्ययः अस्ति कौतूहलम् इति एकं पदमस्ति कौतूहल्यं तत्र शय् अस्ति इति वक्तुं शक्यते यत् कुतूहलं जनयति मनसि तदेव कौतूहलं नपुंसकलिङ्गपदमस्ति इत्यतः कणः विद्यते अस्याम् इति कणिका कणाः विद्यन्ते अस्याम् इति कणिका इति भवति कणः इत्युक्ते अल्पांशः अतिसूक्ष्मांशः अस्मिन् परिच्छेदे विनोदस्य अल्पांशः सूक्ष्मांशः अस्ति अत्र विनोदः कः इति एकवारं परिशीलयामः कश्चन इति पदमस्ति सन्धिकार्यमस्ति सूर्यकुमारी भगिनी वदतु कश्चन कश्चन छत्वसन्धिः सन्धिद्वयं वर्तते कः योगः क्षन प्रथमं विसर्जनीयस्य सः कस् भवति कस् योगः क्षन करि करवर्णपरः अस्ति चेत् परः अस्ति तदनन्तरं स्तोः शुना शुः इत्यनेन सा स्थाने ह्या भवति कश्चन उत्तमं भगिनी बहु सम्यक् उक्तवती कश्चन इत्यस्मिन् पदे सन्धिद्वयमस्ति सन्धिकार्यद्वयं भवति विसर्गसन्धिः विसर्गसन्धिः श्युत्वसन्धिकार्यमस्ति चन इति उत्तरपदमस्ति कः योगः चन चन इत्यत्र चकारः खर् प्रत्याहारस्थवर्णः अतः प्रथमं भाट्टसूत्रं कार्यं करोति विसर्जनीयस्य सः खरी इति सूत्रं विसर्जनीयस्य सः खरी इत्युक्ते विसर्गस्य स्थाने दन्त्यसकारादेशः खर् वर्णः परः अस्ति चेत् अत्र चकारः खर् प्रत्याहारस्थवर्णः अतः खरीपरे विसर्गस्य स्थाने दन्त्यशकारादेशः भवति पश्चात् स्तोःश्चुनाश्चुः इति सूत्रेण स्चुत्वं भूत्वा दन्त्यसकारस्य स्थाने तालव्यशकारः आयाति तेन कश्चन इति पदं सिध्यति कः ग्रामीणः इत्युक्ते वयं न जानीमः अनिश्चितार्थे चित् अथवा चन इत्यनयोः प्रयोगः क्रियते कः योगः चन कश्चन ग्रामीणः इत्युक्ते ग्रामे भवः ग्राम्यः अथवा यः ग्रामे वसति सः ग्रामीणः ग्रामीणः इत्यत्र अणत्वमस्ति वदतु निमित्तमस्ति रेफः तदनन्तरं स्वरः व्यञ्जनमपि बाधिक नास्ति चेत् नकारः नत्वं भवति समानपदे केन सूत्रेण अटुकुपुवाङ्नुं यवायेपि उत्तमम् अत्र रेफदन्त्यनकारयोः मध्ये के के वर्णाः सन्ति आकारः मकारः ईकारः नुम् अट् वर्णः नुं वर्णः नुं नास्ति रेफदन्त्यनकारयोः मध्ये पावर्गीयवर्णः मकारः पावर्गीयवर्णः उत्तमम् अत्र रेफदन्त्यनकारयोः मध्ये दीर्घ आकारः अस्ति दीर्घ आकारः अट् प्रत्याहारस्थवर्णः मकारः पवर्गीयव्यञ्जनम् अस्ति पू इति कथनेन पवर्गीयव्यञ्जनं मकारस्य अनन्तरं मकारोत्तरवर्ती ईकारः अस्ति ईकारः अपि अट् प्रत्याहारस्थवर्णः अट् प्रत्याहारे सर्वे स्वराः सन्ति अपि च हा या वा इति त्रयः वर्णाः अपि अट् प्रत्याहारे सन्ति अट् प्रत्याहारस्थवर्णाः कवर्गीयव्यञ्जनानि पवर्गीयव्यञ्जनानि नुम् इत्युक्ते अनुस्वारः अपि च आङ् उपसर्गः एतेषु अन्यतमवर्णः मध्ये इत्युक्ते रेफदन्त्यनकारयोः मध्ये अस्ति चेदपि बाधा नास्ति अतः णत्वं भवति भगिनी ग्रामेण इति पदस्य द्वितीया विभक्ति बहुवचनं किम् ग्रामेण ग्रामैः महोदय भवान् वदतु द्वितीया विभक्ति बहुवचनं किम् ग्रामीणः ग्रामीणौ ग्रामीणाः ग्रामीण ग्रामीणं ग्रामीणौ ग्रामीणाम् इति ग्रामीणाम् इति भवति ग्रामीणान् ग्रामीणान् इत्यस्मिन् पदे रेफः अस्ति किन्तु अन्ते यः नकारः अस्ति तस्य णत्वं न भवति किमर्थम् अन्त्यः भवति इति कारणेन अन्त्यनकारः तत् पूर्वं णकारः अस्ति तत् अट्कुं वाङ्नुं व्यवाये णकारः अस्ति तस्य व्यवाये नकारः अस्ति नकारः अट् कुप् कुप् क क ग आम् तत् अट् कुप् वाङ् तत्र न आयाति अट् अपि नास्ति कु इति अपि नास्ति कवर्गः अपि नास्ति, पवर्गः अपि नास्ति, एवं अनुस्वारः अपि नास्ति, ओके, मकारः अपि नास्ति इति कारणेन णकारः व्यवधानं, णकारस्य व्यवधानं भवति इति कारणेन णत्वं न भवति. साधु उक्तवान् महोदय. अत्र विषयः कः इत्युक्ते विषयद्वयमस्ति. प्रथमविषयः कः, मुख्यविषयः कः, अस्य पदस्य अन्ते दन्त्यनकारः अस्ति. पदस्य अन्ते दन्त्यनकारः अस्ति चेत् तस्मिन् पदे निमित्तमस्ति चेदपि, निमित्तरूपेण रेफः अस्ति चेदपि, दन्त्यनकारः पदस्य अन्ते अस्ति चेत् णकारः न भवति. णत्वनिषेधकसूत्रेण णत्वं निषिध्यते. तत्र पदान्तस्य इति एकं सूत्रमस्ति, तेन सूत्रेण अन्तिमदन्त्यनकारस्य णत्वं न भवति. यद्यपि तस्मिन् पदे निमित्तरूपेण रेफः अथवा षकारः अस्ति चेदपि णत्वं न भवति. अन्या वार्ता का, णत्वं भवितुं तत्र निमित्तमपि भवेत्, बाधकवर्णाः न भवेयुः. बाधकवर्णाः न भवन्ति चेदेव तत्र णत्वं भवति. अत्र णकारः टवर्गीयव्यञ्जनमस्ति. टवर्गीयव्यञ्जनं बाधकवर्णः भवति णत्वस्य कृते. तदर्थं ग्रामीणान् इत्यत्र णत्वं नास्ति. पदान्तस्य सूत्रेण णत्वं निषिध्यते. तृतीयाविभक्ति एकवचनं किम्? ग्रामीणेन इति. ग्रामीणेन इति इत्युक्ते णकारः अत्रापि णकारः व्यवाय आगच्छति. णकारस्य व्यवधानं भवति इति कारणेन अन्तिम नकारस्य अन्तिम ओके अन्तिम नकारस्य णत्वं न भवति. अट्कु वाग्नं व्यवायेपि इति सूत्रेण. उत्तमं. ग्रामीणेन इति पदमस्ति. अन्तिमदन्त्यनकारः दन्त्यनकारः एव भवति. तस्य परिवर्तनं न भवति. किमर्थं चेत् अस्मिन् पदे रेफः निमित्तमस्ति. तदर्थमेव ग्रामीणेन तत्र प्रथमणकारः आगतः. किन्तु सः मूर्धन्यणकारः एव बाधकवर्णः भवति अन्तिमनकारस्य कृते. अतः अत्र द्वितीयनकारस्य इत्युक्ते अन्तिमनकारस्य परिवर्तनं न भवति. अट्कुप् वाङ्नं व्यवायेपि सूत्रेण. षष्ठी बहुवचनं किम् अस्ति? ग्रामीणान् इति भवति. ग्रामीणान् एकनिमिषं. ग्रामीणस्य, ग्रामीणयोः, ग्रामीणान् तदेव किल. ग्रामीणस्य, ग्रामीणयोः, ग्रामीणान् ग्रामीणनाम् रामाणाम् ओके ग्रामीणाम् ओके सोरि ग्रामीणां, ग्रामीणस्य, ग्रामीणयोः, ग्रामीणां न. पुनः वदतु रूपं. ग्रामीणस्य, ग्रामीणयोः, ग्रामीणां. ग्रामीणानां. ग्रामीणानां भोः ओके राम ओके ग्रामीणानां यस् यस् उत्तमं. यथा रामशब्दः अस्ति एवमेव ग्रामीण अपि रामशब्दवत् अकारान्तप्रातिपदिकमस्ति. अकारान्तपुंलिङ्गपदमस्ति. ग्रामीणः रामः इव. अत्र षष्टिविभक्ति बहुवचनरूपं ग्रामीणानां. यथा ग्रामीणेन इत्यत्र णत्वं न भवति अन्तिमनकारस्य, एवमेव षष्टिविभक्ति बहुवचनरूपे अपि अन्तिमनकारस्य मूर्धन्यणकाररूपेण परिवर्तनं न भवति. पुनः रूपं वदतु. ग्रामीणानाम् इति रूपं भवति षष्टि बहुवचनरूपम्. अत्र अन्तिमनकारस्य णकारः णकारं न भवति. किमर्थं चेत् अत्र रेफः निमित्तं भवति, परन्तु व्यवधानं णकारस्य पूर्वं स्थितस्य णकारस्य व्यवधानं भवति. अट्कुप् वाङ्नं व्यवायेति इति सूत्रेण अत्र णकारः तत् व्यवाये नास्ति इति व्यवाय अस्ति इति व्यवधानम् अस्ति इति कारणेन तस्य बाधकः भवति नकारः नकारस्य बाधकः भवति इति कारणेन अन्तिमनकारस्य नकारः न भवति तदेव भगिनि मूर्धन्यणकारः बाधकवर्णः अस्ति मूर्धन्यणकारस्य कारणेन तत्र बाधा अस्ति इत्यतः ग्रामीणेन ग्रामीणानाम् इत्यादिषु रूपेषु अन्तिमनकारस्य णत्वं न भवति तत्र णकारः एव बाधकवर्णः अतः दन्त्यनकारः यथावत् तिष्ठति यदा बुभुक्षा जाता तदा सः एकं भोजनालयं गत्वा पृष्टवान् अस्मिन् वाक्ये यदा तदा प्रयोगः अस्ति भवान् एकं वाक्यं वदतु यदा पिपासा जाता अहं जलं स्वीकरोमि उत्तमं सूर्यकुमारी भगिनी एकं वाक्यं वदतु यथा उत्तिष्ठामि तथा यदा यथा द्वयोर्मध्ये भेदः अस्ति खलु हा भगिनि उत्तमं यदा उत्तिष्ठामि तदा शब्दं श्रावयामि शृणोमि यदा उत्तिष्ठामि तदा शब्दं शृणोमि किं शब्दं कश्चन शब्दम् अलारं शब्दं वा ओ शुनकस्य भषणं रोहिणी भगिनी एकं वाक्यं वदतु यदा तदा प्रयुज्य भगिनि यदा समयः लभ्यते तदा अहं प्रभाषणं शृणोमि उत्तमं प्रभाषणं पदमस्ति प्रवचनं पदमपि अस्ति खलु भाषधातोः ल्युडन्तरूपं भाषणं वच्धातोः रूपं वचनं प्रा उपसर्गपूर्वकः अस्ति महोदय इदानीं भवान् वदतु यदा बुभुक्षा जाता बुभुक्षा इति कीदृशं पदम् भोक्तुम् इच्छा बुभुक्षा भोक्तुम् इच्छा बुभुक्षा तत्र तद्धितप्रत्ययः वा सन् प्रत्ययः ओके भोक्तुम् इच्छा बुभुक्षा ओके तत्र यस्य बुभुक्षा जाता सः बुभुक्षुः इति कथितुं शक्यते किल उत्तमं ज्ञातव्यः अंशः कः बुभुक्षा इति आकारान्तस्त्रीलिङ्गपदमस्ति भुज् धातुः अस्ति भुज् धातुः उभयपदी धातुः अस्ति भुज् धातोः रूपं रुधादिगणे अस्ति भुनक्ति एकं रूपम् अस्ति भुङ्क्ते इति अन्यद् रूपम् अस्ति भुज् धातोः प्रसङ्गे एव एकं विशिष्टं सूत्रमस्ति भुजो नवने भुज् धातोः प्रसङ्गे धातुः उभयपदी तस्य आत्मनेपदिरूपं कथं वक्तव्यम् आत्मनेपदिरूपं प्रयुज्य वाक्यं कथं रचनीयम् इति प्रश्ने सति ओदनं भुङ्क्ते इति वक्तव्यमस्ति ओदनं भुङ्क्ते तत्र आत्मनेपदिरूपं वक्तव्यमस्ति महीं भुनक्ति इति वक्तव्यमस्ति राज्यं भुनक्ति इति वक्तव्यमस्ति परस्मैपदिरूपं प्रयुज्य वाक्यं रचयामश्चेत् महीं भुनक्ति राज्यं भुनक्ति इत्यादीनि वाक्यानि साधु भवन्ति ओदनं भुङ्क्ते आहारं भुङ्क्ते भक्षणार्थे आत्मनेपदिप्रयोगः पालनार्थे परस्मैपदिप्रयोगः भवेत् तस्य कृते एव भुजो नवने इति एकं सूत्रमस्ति भुङ्क्ते इति भोजनार्थे भुनक्ति इति पालनार्थे भुज् धातुतः सन् प्रत्ययस्य योजनेन बुभुक्ष इति अदन्तधातुः नूतनधातुः बुभुक्ष इति रूपम् अस्ति तत्र किं भवति सन् प्रत्ययस्य योजनेन संयङ्गोः इति सूत्रेण द्वित्वं क्रियते भुज् भुज् इति भवति भुज् भुज् इति द्वित्वकार्यसानन्तरं भवति पश्चात् अन्यानि अभ्यासकार्याणि भवन्ति तेन नूतनधातुः बुभुक्ष इति धातुः अदन्तधातुः लभ्यते तस्मात् परं तिङ् प्रत्ययस्य योजनेन तिङन्तपदं, कृत् प्रत्ययस्य योजनेन कृदन्तपदं सिद्ध्यति. बुभुक्षते इति आत्मनेपदिरूपम् अस्ति, तिङन्तरूपं. किन्तु अत्र बुभुक्षा इति लिखितमस्ति. नूतनधातोः परं कृत् प्रत्ययः अस्ति, इत्युक्ते बुभुक्षा इति रूपं कृदन्तरूपं. यथा महोदयेन उक्तं बुभुक्षुः इति अपि कृदन्तरूपमेव. यदा नूतनधातोः निर्माणं भवति तस्मात् परं कृत् प्रत्ययस्य योजनेन कृदन्तरूपाणि अपि साधयितुं शक्नुमः. बुभुक्षा, बुभुक्षुः इत्यादीनि कृदन्तरूपाणि. सः ग्रामीणः बुभुक्षुः अभवत्. अत्र विशेषणरूपेण भवति किल बुभुक्षा जाता इति. वदतु. अत्र बुभुक्षा इति स्त्रीलिङ्गपदम् अस्ति इति कारणेन बुभुक्षा जाता, जाता इति स्त्रीलिङ्गपदं भवति. कीदृशं पदं जाता इति? जनि धातोः तप्रत्ययः, तप्रत्ययः जातः, जाता, जातम् इति रूपाणि भवन्ति. उत्तमं. जनि प्रादुर्भावे इति धातुः अस्ति, ईकारः इत्संज्ञकः भवति. क्तान्तरूपसाधनवेलायां तत्र यः नकारः अस्ति तस्य नकारस्य लोपः भूत्वा जन् धातुतः जात इति प्रातिपदिकं सिद्ध्यति. तस्मात् त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति. नकारलोपः विशिष्टसूत्रेण भवति. जन् धातुतः जात, मन् धातुतः मत, गम् धातुतः गत. तत्र अनुनासिकलोपः भवति, किन्तु गम् धातोः प्रसङ्गे भिन्नं सूत्रमस्ति, जन् धातोः प्रसङ्गे अन्यत् सूत्रमस्ति. बुभुक्षा जाता. भिन्नरूपेण वक्तुमिच्छामश्चेत् ग्रामीणः बुभुक्षुः अभवत्. यस्य बुभुक्षा अस्ति सः बुभुक्षुः. भोजनालयं गत्वा, वदतु. भोजनालयं गत्वा, भोजनस्य आलयः भोजनालयः तं भोजनालयं, यत्र मनुष्यः भोजनं करोति सः, यस्य आलये, सोरि, यस्मिन् आलये मनुष्यः भोजनं करोति सः भोजनालयः इति कथ्यते. आलयः इति पुंलिङ्गपदमेव. भोजनस्य आलयः. गम् धातुः सकर्मकः, धातुः सकर्मकः, क्त्वान्तरूपमपि कर्मपदं स्वीकर्तुं शक्नोति. अतः भोजनालयं गत्वा इति उक्तमस्ति. महानगरं, वदतु. महानगरं, नगरं, महत्, महत् च तत् नगरं च इति महानगरम् इति नपुंसकलिङ्गं पदं भवति. उत्तमं. महत् च तत् नगरं च, तत्र कीदृशसमासः अस्ति? समासः तत्पुरुषस्य अनन्तरं कर्मधारयसमासः, कर्मधारयस विशेषणपूर्वपद कर्मधारयसमासः. उत्तमं. विशेषणपूर्वपदकर्मधारयसमासः अस्ति. कर्मधारयसमासप्रसङ्गे सामानाधिकरण्यं वर्तते. नगरं कीदृशं? महत् नगरं. महत् इति प्रातिपदिकं स्वीकुर्मः चेत् पुंलिङ्गे महान् भवति, स्त्रीलिङ्गे महती भवति, नपुंसकलिङ्गे महत्. महान् शब्दस्य रूपाणि वदतु. महान्, महान्तौ, महान्तः, महान्तं, महान्तौ, महतः. साधु. महापुरुषाः इति पदमस्ति चेत् विग्रहवाक्यं वदतु. महापुरुषाः इति महान्तः च ते पुरुषाः च महापुरुषाः इति. उत्तमं. महापुरुषाः इत्यत्र महान्तः च ते अथवा एते अपि साधु भवति. ते पुरुषाः विशेषणपूर्वपदकर्मधारे समासः अस्ति. इदानीं सूरीकुमारी भगिनी भवती वदतु महाभारतम्. महाभारतं यस्मिन् महाभारतं यस्मिन् महत् न क्षम्यतां महत् भारतं महत् भारतं, यथा महोदयेन उक्तं खलु, महान् च सः पुरुषः च, एवं विशेषणपूर्वपदकर्मधारे स्मा सः अस्ति. महाभारतम् इत्यस्मिन् पदे अपि विशेषणपूर्वपदकर्मधारे स्मा सः अस्ति. विग्रहवाक्यं वक्तव्यम्. अहमेकः प्रश्नः अस्ति भगिनि, महापुरुषः इत्युक्ते यस्मिन् महत् अस्ति तदा नास्ति भगिनि? यथा महोदयेन उक्तं तथा एव वक्तव्यम्. अर्थमाश्रित्य समस्तपदानां विग्रहवाक्यं वक्तव्यमस्ति. नगरं कीदृशमस्ति? महत् नगरं. पुरुषः कीदृशः? महान् पुरुषः. महापुरुषाः इति कथनेन बहुवचने अस्ति इति कारणतः महान्, महान्तौ, महान्तः इति बहुवचनं स्वीकर्तव्यं. महान्तः च, ते पुरुषाः च इति विग्रहवाक्यं भवति, तेन महापुरुषाः. महाभारतम् इति कथनेन महोदय भवान् वदतु. महाभारतं महत् च, तत् भारतं च महाभारतम्. महाशक्तिः, महाशक्तिः, महती च सा शक्तिः च, असा अथवा असौ शक्तिः च महाशक्तिः. महत् इति प्रातिपदिकमस्ति, किन्तु महत् स्थाने आ आदेशः भवति. तत्र एकं विशिष्टं सूत्रमस्ति आन् महतः समानाधिकरणे, तेन विशिष्टसूत्रेण आत् आदेशः भवति इति कारणतः कर्मधारयसमासस्य प्रसङ्गे समानाधिकरण्यमस्ति. इत्युक्ते विशेषणविशेष्यभावः अस्ति. पश्यन्तु, भारतं कीदृशं? महत् अस्ति. नगरं कीदृशं? महत् अस्ति. महत् नगरं, महत् भारतम् इति कथनेन विशेषणविशेष्यभावः दृश्यते. कर्मधारयसमासस्य प्रसङ्गे विशेषणविशेष्यभावः दृश्यते. महाभारतं, महानगरं, महाशक्तिः, महापुरुषः इत्यादिषु पदेषु विशेषणपूर्वपदकर्मधारयसमासः वर्तते. सूर्यकुमारी भगिनी, भवती साधयतु. गत्वा, गम्योगः, क्ता प्रत्ययः, क्त्वा प्रत्ययः, गत्वा भवत् कृदन्तपदमस्ति. कृदन्तपदमस्ति. भूतकाल, भूतकालार्थे नास्ति. कृत्वा प्रत्ययः भूतकालार्थे नास्ति. कृथा प्रत्ययः भूतकालार्थे, कृतवतु प्रत्ययः भूतकालार्थे भवति. उत्तमम्. अव्ययपदं भवति. गत्वा, कृत्वा इत्यादीनि पदानि कृत्वा प्रत्ययान्तरूपाणि, तुमन् प्रत्ययान्तरूपाणि अव्ययपदानि भवन्ति. किन्तु कृता प्रत्ययान्तरूपं कर्मण्यर्थे तस्य प्रयोगः भवति. कृता प्रत्ययः, कृतवतु प्रत्ययः, प्रत्ययद्वयं भूतकालार्थे प्रयुज्यते. समानकर्तृकयोः पूर्वकाले इति सूत्रेण कृत्वा प्रत्ययस्य प्रयोगः भवति. क्रियाद्वयमस्ति अस्मिन् वाक्ये. कर्ता एकः एव. ग्रामीणः भोजनालयं गत्वा पृष्टवान्. आदौ भोजनालयं गच्छति, पश्चात् पृच्छति. इत्यतः समानकर्तृकयोः पूर्वकाले इति विशिष्टसूत्रेण कृत्वा प्रत्ययः विहितः भवति. कं धातुतः गत्वा, गतवान्, गतः इत्यादीनि सिद्ध्यन्ति. एतेषां निर्माणप्रसङ्गे मकारलोपः भवति. अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनासिकलोपो झलिक्निति इति सूत्रेण अनुनासिकलोपः भवति. गम् धातुः कीदृशः? अनुदात्तोपदेशः, अनुनासिकान्तः. अतः तादृशधातोः परं झलादिकित् प्रत्ययः अस्ति चेत् अनुनासिकलोपः भवति. इत्युक्ते गम् इत्यत्र मकारलोपः भूत्वा गत्वा, गतवान्, गतः, गतिः इत्यादीनि पदानि सिद्ध्यन्ति. अन्यानि उदाहरणानि. अस्य सूत्रस्य कृते रम् धातुतः रतः, यम् धातुतः यतः, हन् धातुतः हतः, मन् धातुतः मतम्, तन् धातुतः तत. एते सर्वे धातवः अनुदात्तोपदेशाः, अनुनासिकान्ताः. तादृशधातोः परं कित् प्रत्ययः अस्ति. ततः वा? तन् ततः. तन् धातुतः ततः, ततवान्, ततं, तत्वा इत्यादि रूपाणि सिद्ध्यन्ति. नकारलोपः भवति. वाक्यं वदति वा भगिनि? कोऽपि वाक्यं वदति वा तत् उपयुज्य? तन् धातुः तनादिगणे अस्ति खलु, तनादिगणीयप्रथमधातुः तनोति इति रूपम् अस्ति. तन् धातोः रूपमेव सन्ततिः, सन्ततिः संयोगे ततिः सन्ततिः. ततिः इति कथनेन क्तिन् प्रत्ययः अस्ति, क्तिन् क्तिन् प्रत्ययः, त्रिप्रत्ययः. ओके, ततिः सम् उपसर्गपूर्वकः तन् धातुतः क्तिन् योजनेन सन्ततिः. तन् धातोः अर्थः कः? विस्तारे. तन् विस्तार, तनु विस्तारे, तनु विस्तारे, तनु विस्तारे इत्यस्मिन् अर्थे तनोति इति रूपम् अस्ति. धातुः अनुनासिकान्तधातुः, अतः अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिक्निति. झलिक्निति इति कथनेन जलादिप्रत्ययः भवेत्, कित् प्रत्ययः भवेत्. कित्वा प्रत्ययः जलादिप्रत्ययः, कित् प्रत्ययः. एवमेव कथा प्रत्ययः अपि, कथिन्नपि, कथवतु अपि, एते प्रत्ययाः कित् प्रत्ययाः, कितः सन्ति. अतः अनुनासिकलोपः भूत्वा गत्वा, गतवान्, गतिः इत्यादीनि पदानि सिद्ध्यन्ति. अग्रे पृष्टवान् वदतु. पृष्टवान् वा? पृक्ष् इति धातोः वतुप् प्रत्ययः, वतुप् प्रत्ययः योजनेन न, धातुः अस्ति प्रच्छ्. मतुप् प्रत्ययः, मतुप् प्रत्ययः, मतुप् नास्ति. सूर्यकुमारी भगिनी वदतु. पृच्छ्, पृच्छ्योगः तव. प्रच्छ् भगिनी, प्रच्छ्. क्षम्यतां भगिनि, प्रच्छ्योगः तव, तव एव अवशिष्यते. कित् अस्ति चेत् सम्प्रसारणं भवति, सा प्रू भवति. पृच्छ्योगः तव, तवत् स्तोः चुनाशुः इत्यनेन. यावत्पर्यन्तं भवती उक्तवती तत् साधु एव. धातुः प्रच्छ् अस्ति. प्रच्छ् धातुः सम्प्रसारणी धातुः, इत्युक्ते तस्मिन् धातौ सम्प्रसारणं भवितुं सौलभ्यमस्ति. सम्प्रसारणी धातुः प्रच्छ्. प्रच्छ् धातोः रूपमेव पृच्छति. लट्लकारप्रसङ्गे अपि सम्प्रसारणं भवति, अत्रापि सम्प्रसारणं भूत्वा प्रच्छ् इत्यत्र रेफस्य स्थाने ऋकारादेशः भवति. विशिष्टसूत्रेण सम्प्रसारणकार्यं भवति, पश्चात् अन्यानि कार्याणि सन्ति. मूर्धन्यषकारः आयाति, तस्मात् परं ष्टुत्वं भूत्वा ष्टुनाष्टुः इति सूत्रमस्ति. अन्ततो गत्वा ष्टुनाष्टुः इति सूत्रेण ष्टुत्वं भूत्वा षकारस्य प्रभावेण तवत्, तवत् इत्यत्र यः तकारः अस्ति, दन्त्यतकारः, दन्त्यतकारस्य स्थाने मूर्धन्यटकारः आयाति ष्टुत्वं भूत्वा. इदं पदमस्ति क्तवतु प्रत्ययान्तरूपं. मतु प्रत्ययः भिन्नः, क्तवतु प्रत्ययः भिन्नः. क्तवतु रूपमस्ति भगिनि. अत्र शकार, मूर्धन्यशकारः प्रथमवारं कथम् आयाति? कस्मिन् सूत्रेण, सोरि, केन सूत्रेण? सम्प्रसारणं भूत्वा पृच्छ् भवति. प्रश्च, भ्रश्च, सृज, मृज, यज, राज, भ्राज, चशांशः इति सूत्रेण मूर्धन्यषकारादेशः भवति. यदा मूर्धन्यषकारादेशः भवति, मूर्धन्यषकारस्य प्रभावेण ष्टुत्वं भूत्वा ष्टुनाष्टुः सूत्रेण दन्त्यतकारस्य स्थाने मूर्धन्यटकारः आयाति. पृष्टवान् इति रूपं तथा साधनीयम्. रोहिणी भगिनी भवती वदतु. अत्र भोजनस्य अल्पाहारस्य च समयः कः? भोजनस्य, भोजनम् इति शब्दस्य षष्टिविभक्ति एकवचनं भोजनस्य. भुज् धातोः रूपं खलु, भुज् धातुतः ल्युट् योजनेन भोजनं. भुज्यते इति कीदृशं पदम्? कर्मणि पदं, तिनन्तपदं. कर्मणि लट् रूपम् अस्ति. भुज्यते, भुज् धातोः रूपमेव भुज्यते. भुज् धातोः रूपमेव भोजनम्. भोजनं नाम किं? कठिनद्रव्यस्य गलबिलाधसंयोगः. कठिनद्रव्यस्य गलबिलाधसंयोगः एव भोजनम्. अल्पाहारः वदतु. अल्पाहारस्य अल्पाहारम् इत्यस्य षष्टिविभक्ति एकवचनम् अल्पाहारस्य अल्पञ्च अल्पाहारः उत्तम आहारः इति पुंलिङ्गपदमस्ति अतः अल्पः च सः आहारः च आहारः इत्यत्र कीदृशं रूपम् अस्ति महोदय वदतु आङ् उपसर्गपूर्वक हृ धातोः घञ् प्रत्ययः योजनेन आहारः घञ् प्रत्ययस्य योजनेन हारः आङ् उपसर्गपूर्वक सो आहारः इति रूपं सिद्ध्यति उत्तमं हृ धातोः रूपं हारः भ्रू अस्ति चेत् हर् भवति किल गुणः भूत्वा भ्रू अस्ति चेत् भ्रू भृ ओके आगृ भकारः भ्रू भकार ओके आधारः भवति आधारः गृ अस्ति चेत् आधारः घञ् प्रत्ययस्य योजनेन आङ् उपसर्गपूर्वक धृ धातोः घञ् प्रत्ययस्य योजनेन आधारः भवति उत्तमम् अत्र धातुः ध्रु अस्ति चेत् धारः भ्रू अस्ति चेत् भारः ऋकारान्तधातवः एते ध्रु धातोः रूपं धारः भ्रू अस्ति चेत् भारः आ उपसर्गः अस्ति अत्र विषयः कः आ उपसर्गपूर्वकः हृ धातुतः घञ् योजनेन आहारः इति पुंलिङ्गपदं घञ् प्रत्ययस्य योजनेन पदानि पुंलिङ्गपदानि एव भवन्ति तिन् प्रत्ययान्तरूपाणि स्त्रीलिङ्गपदानि भवन्ति ल्युडन्तरूपाणि नपुंसकलिङ्गपदानि भवन्ति घञ्यन्तरूपाणि पुंलिङ्गपदानि एव भवन्ति अल्पः च सः आहारः च इति विशेषणपूर्वपदकर्मधारे समासः अस्ति अत्र रोहिणी भगिनी भोजनालयस्वामी वदतु भगिनि अत्र वर्षा जाता श्रवणे काठिन्यमस्ति चिन्ता मास्तु श्रोतुमिच्छति वा सूर्यकुमारी भगिनी भवती वदतु भगिनि भोजनालयस्य स्वामी भोजनालयस्य स्वामी स्वामी इति अस्ति खलु तत्र प्रातिपदिकं किं स्वामिन् खलु रूपाणि वदतु स्वामी गुणिवत् स्वामी स्वामिनौ स्वामिनः स्वामी स्वामिनौ स्वामिनः स्वामिनौ स्वामिनः तथा रूपाणि भवन्ति स्वामिनं स्वामिनौ स्वामिनः अत्र स्वामिन् इति प्रातिपदिकमस्ति स्वामिन् इति प्रातिपदिकं स्वीकृत्य त्वाप्रत्ययस्य योजनेन स्वामित्वम् इति तद्धित प्रत्ययान्तपदं यथा प्रभुत्वं प्रभु इति प्रातिपदिकं स्वीकृत्य त्वाप्रत्ययस्य योजनेन प्रभुत्वं स्वामित्वम् इति कथित प्रत्ययान्तरूपाणि स्वामित्वम् इत्युक्ते ओनर्शिप् भोजनालयस्य स्वामी इत्युक्ते भोजनालयस्य अधिकारी उत्तमम् अधिकारी तत्र प्रातिपदिकं किम् अधियोगः प्रातिपदिकं वदतु ओ अधिकारिं नकारान्तप्रातिपदिकम् अधिकारिन् अधिकारिन् इति प्रातिपदिकमस्ति तत्र धनस्य स्वामी धनस्वामी गृहस्य स्वामी गृहस्वामी भूमेः स्वामी भूमिस्वामी उत्तमम् इमानि पदानि समस्तपदानि धनस्य स्वामी धनस्वामी गृहस्य स्वामी गृहस्वामी भूमेः स्वामी भूमिस्वामी स्वामिन् इति नकारान्तप्रातिपदिकमस्ति नगरदर्शनार्थम् इत्यत्र विग्रहवाक्यं किं भवति नगरस्य दर्शनं नगरदर्शनं नगरस्य दर्शनाय इदम् इति विग्रहवाक्यं वक्तव्यमस्ति नगरस्य दर्शनाय इदम् षष्ठी तत्पुरुषगर्भ चतुर्थी तत्पुरुषसमासः चतुर्थी तत्पुरुषसमासस्य गर्भे षष्ठी तत्पुरुषसमासः अपि अस्ति नगरस्य दर्शनाय इदम् चतुर्थी तत्पुरुषसमासस्य प्रसङ्गे एकं विशिष्टं वार्तिकम् अस्ति तेन विशिष्टवार्तिकेन द्वितीयाविभक्ति एकवचनं नपुंसकलिङ्गपदं कर्मपदं रूपेण सिध्यति नगरदर्शनार्थम् इति प्रसङ्गे अहं वदन्ती अस्मि नपुंसकलिङ्गपदम् एकवचने द्वितीयाविभक्तिरूपम् अस्ति तद्रूपं चतुर्थी तदर्थार्थ बलिहितसुखरक्षितैः इति सूत्रेण चतुर्थी तत्पुरुषसमासः भवति तस्मिन् समासे एकं वार्तिकम् अस्ति तेन वार्तिकेन इदं पदं साधितं भगिनी भवती एव अग्रिमे परिच्छेदे किमस्ति वदतु प्रातः सप्तवादनतः इत्यस्मात् आरभ्य पठतु प्रातः सप्तवादनतः एकादशवादनपर्यन्तम् अल्पाहारः भोजनालयस्वामी उक्तवान् प्रातः सप्तवादनतः एकादशवादनपर्यन्तम् अल्पाहारः अल्पाहारः अस्ति अल्पाहारः इति समस्तपदमेव तत्र विशेषणपूर्वपदकर्मधारे समासः अस्ति मध्याह्नः इति पदमस्ति महोदय भवान् वक्तुमिच्छति वा मध्ये अहनि अन्ने मध्ये अन्नः मध्यस्थ अन्नस्थ मध्याह्नः तस्मिन् मध्याह्ने इति मध्याह्नः इत्यस्मिन् पदे विशिष्टप्रकारकः तत्पुरुषसमासः अस्ति तस्य नाम एकदेशसमासः एकदेशसमासः इति वदामः किन्तु केचन जनाः प्रथमातत्पुरुषसमासः इति वदन्ति प्रथमातत्पुरुषः इति असाधु एकदेशसमासः इति वक्तव्यमस्ति विग्रहवाक्यं मध्यः अह्नः इति वक्तव्यमस्ति अह्नः इति अहन् इति प्रातिपदिकस्य षष्टिविभक्ति एकवचनरूपमस्ति अहन् प्रातिपदिकस्य षष्टिविभक्ति एकवचनरूपम् अह्नः मध्यः अह्नः तस्मिन् इति विग्रहवाक्यम् एकदेशसमासः अस्ति किन्तु अपराह्नः तत्र णत्वम् अस्ति खलु अपराह्नः अथवा पूर्वाह्नः इत्यादिषु पदेषु णत्वम् अस्ति तस्य कृते एकं विशिष्टं सूत्रमेव अस्ति णत्वप्रसङ्गे आहत्य णत्वप्रकरणे नवत्रिंशत् सूत्राणि सन्ति तेषु एकेन विशिष्टसूत्रेण अपराह्नः पूर्वाह्नः इत्यादिषु पदेषु णत्वकार्यं भवति न तु अट्कुप्वाङ्नुं व्यवायेऽपि रसाभ्यां नोणः रसाभ्यां नोणः अट्कुप्वाङ्नुं व्यवायेऽपि इति सूत्रद्वयं केवलम् अखण्डपदानां कृते अखण्डपदम् इत्युक्ते यस्मिन् पदे समासः नास्ति सखण्डपदानां कृते इत्युक्ते समस्तपदानां कृते भिन्नसूत्राणि सन्ति णत्वप्रकरणे प्रथमसूत्रद्वयेन रसाभ्यां नोणः अट्कुप्वाङ्नु व्यवायेऽपि सूत्रद्वयेन सखण्डपदेषु णत्वं न भवति केवलम् अखण्डपदानां कृते इत्युक्ते यस्य पदस्य खण्डनं नास्ति तादृशानां पदानां प्रसङ्गे एव तत् सूत्रद्वयं कार्यं करोति अत्र मध्याह्नः मध्याह्नः इत्यस्मिन् निमित्तमेव नास्ति निमित्तमस्ति चेदेव खलु णत्वं भवति निमित्तमेव नास्ति अपराह्नः पूर्वाह्नः इति पदद्वयं समस्तपदमस्ति सखण्डपदमस्ति इत्युक्ते तस्य खण्डनं कर्तुं शक्यते पूर्वाह्नः अपराह्नः अपरः अह्नः इति वक्तव्यमस्ति अह्नः इति अहन् शब्दस्य षष्ट्यन्तं रूपं रात्रिभोजनं भगिनी वदतु भगिनि क्षम्यताम् महस्य एतत् अल्पाहारं मध्ये भोजमानार्थं रात्रिभोजनार्थं रात्रिभोजनं रात्रिः महोदय भवान् वदतु रात्र्याः भोजनं रात्रिभोजनं षष्ठी तत्पुरुषसमासः भवितुमर्हति किल अथवा सप्तमी अपि भवितुम् अर्हति इति मन्ये. रात्रौ रात्रेः भोजनं तदेव तदेव वा रात्रेः भोजनं रात्रिभोजनं षष्ठी तत्पुरुषसमासः. एतस्य श्रवणानन्तरं श्रवणस्य अनन्तरम् इति विग्रहवाक्यं भवति. श्रवणं महोदय वदतु. श्रवणं श्रु श्रु इति धातोः ल्युडन्त पदं योजनेन श्रवणम् इति पदं सिद्ध्यति. श्रु श्रुयोगे ल्युट् श्रुयोगे ल्युट् तदनन्तरं ल्युट् प्रत्ययः अर्ध कृत् प्रत्ययः तस्मात् गुणः भवितुम् अर्हति. श्रु इति पदं श्रो श्रो गुणः भूत्वा श्रो भवति. तदनन्तरं सन्धिकार्यं एषु अयवाय अयवायावः इति सन्धिसूत्रेण श्रव् भवति. श्रव्योगे ल्युट्. तदनन्तरं लशक्वतदिते इति सूत्रेण लकारस्य लोपः इत्संज्ञा भूत्वा लोपः. हलन्त्यमिति सूत्रेण टकारस्य अपि हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोपः. यु एव अवशिष्यते. एवं युवर्णकौ इति सूत्रेण अन इति आदेशः भवति. युवः स्थाने अन इति आदेशः भवति. अधुना किं श्रव् श्रव् योगे अन श्रवणम् इति श्रवणम् इति णत्वं भूत्वा श्रवणम् इति पदं सिद्ध्यति. किमर्थं श्रवणम् इति इत्युक्ते रेप अत्र श्र श्र इति अत्र रेपः भवति. रेपः अस्ति. तदनन्तरं श्रवण अट्कुप् वाङ्मं व्यवायति इति सूत्रेण अत्र वकारः अस्ति. व्यवधानरूपेण वकारः एव अस्ति. ओके, रेफदन्त्यनकारयोः मध्ये के के वर्णाः सन्ति? रेफदन्त्यनकारयोः मध्ये वकारः अकारः अकारः एव वकारः एवम् अकारः अट्वर्णः अस्ति. अट्वर्णः अस्ति. पश्यतु, रेफदन्त्यनकारयोः मध्ये स्र इति कथनेन रेफात् परम् एकः अकारः अस्ति, वकारोत्तरवर्ती अकारः अस्ति. आहत्य त्रयः वर्णाः सन्ति. रेफोत्तरवर्ती अकारः अस्ति, वकारः अस्ति, वकारोत्तरवर्ती अकारः अस्ति. आहत्य रेफदन्त्यनकारयोः मध्ये त्रयः वर्णाः सन्ति. बाधकवर्णाः न सन्ति. ते वर्णाः व्यवधानरूपेण सन्ति चेदपि तत्र बाधा नास्ति, खलु? आम् आम्, णकारः णकारः सिद्ध्यति. तस्मात् श्रवणम् इति रूपं सिद्ध्यति. णकारयुक्तरूपं सिद्ध्यति. श्रवणम् इत्येव रूपं सिद्ध्यति. श्रवणस्य अनन्तरं श्रवणानन्तरम् इति तदपि षष्ठी तत्पुरुषे समासः श्रवणानन्तरम् इति. साधु महोदय, अत्र श्रु इति कथनेन तालव्यशकारः रेफः उकारः अस्ति. श्रु श्रो भवति. सन्धिकार्यं भूत्वा ओकारस्य स्थाने औ आदेशः भवति. अतः श्रवण तत्र णत्वमपि भवति. श्रु इत्यत्र अन्ते उकारः अस्ति खलु. अन्ते उकारः अस्ति इति कारणतः धातुः इगन्तधातुः एव. तदर्थं सार्वधातुकार्धधातुकयोः इत्यनेन एव गुणकार्यम् णत्वमपि भवति. अनन्तरं तत्र नैसमासः अस्ति खलु महोदय? आम् आम्, अनन्तरं नै न अनन् न अन्तरम् अनन्तरम् अन्तरः अन्तरम् इत्युक्ते इन् बिट्वीन्. अन्तरम् इत्युक्ते तस्मात् परम् इति अर्थः सिद्ध्यति, तस्मात् परम् इति अर्थः. सो न अन्तरम् अनन्तरम् इति पदं सिद्ध्यति. नै तत्पुरुषे समासः नास्ति अन्तरं यस्य तत् इति विग्रहवाक्यं भवति. नास्ति अन्तरं यस्य तत् अनन्तरम् अनन्तरम् इति नपुंसकलिङ्गपदमस्ति. श्रवणस्य अनन्तरं श्रवणानन्तरम् अल्पाहारार्थम् अल्पाहाराय इदम् इति विग्रहवाक्यं भवति. भोजनार्थम् इति कथनेन भोजनाय इदं रात्रिभोजनाय इदम् इति विग्रहवाक्यं वक्तव्यं भवति. चतुर्थी तत्पुरुषसमास अन्तर्गतं वार्तिकं तेन वार्तिकेन एव एतादृशानि पदानि साधयितुं शक्नुमः. भोजनार्थम् अल्पाहारार्थं दर्शनार्थम् इत्यादिषु पदेषु तेन वार्तिकेन साधुत्वस्य समर्थनं कर्तुं शक्यते. एतावान् कालः इति लिखितमस्ति, महोदय वदतु. एतावान् कालः एतावत् इति प्रातिपदिकं सिद्ध्यति. एतावत् इति प्रातिपदिकम् एतावान् एतावन्तौ एतावन्तः एतावन्तम् एतावन्तौ एतावतः तादृशं शब्दं भवति किल. महोदयेन यदुक्तं तत् साधु. एतावान् इति पुंलिङ्गे दत्तमस्ति, किमर्थम्? एतावत् एतावत् इति प्रातिपदिकं भवति. पुल्लिङ्गे एतावान्, स्त्रीलिङ्गे एतावता न एतावती वा एतावती एतावती ओके. नपुंसकलिङ्गे एतावत् भवति. उत्तमम्. अत्र कालः इति पुल्लिङ्गपदमस्ति इति कारणतः, कालः इत्यस्य विशेषणमस्ति इति कारणतः एतावान् कालः, एतावान् समयः, एतावान् समयः इति वक्तुं शक्यते. किन्तु एतावत् गृहम्, एतावत् इति प्रातिपदिकमस्ति. अस्य पदस्य रूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. पुंलिङ्गे एतावान्, स्त्रीलिङ्गे एतावती. एतावती चर्चा मास्तु. इतोपि वदतु. एतावती कथा मास्तु. एतावती बृहती कथा मास्तु. बृहती कथा मास्तु. एवम् अस्य पदस्य रूपाणि त्रिषु लिङ्गेषु. नपुंसकलिङ्गे एतावत्, एतावती, एतावन्ति इति. उत्तमं. जगत् शब्दवत् रूपाणि वक्तव्यानि. जगत् जगति जगन्ति, जगत् जगति जगन्ति. एवमेव एतावत्, एतावती, एतावन्ति, एतावत्, एतावती, एतावन्ति. एतावन्ति गृहाणि इति वक्तव्यमस्ति. ईदृशानि पदानि एव तत् शब्दात् तावत्, यत् शब्दात् यावत्, एतत् शब्दात् एतावत् प्रातिपदिकं सिद्ध्यति. पुनः वदामि, यत् इति प्रातिपदिकम् अस्ति. यत् प्रातिपदिकं स्वीकृत्य यावत्, तत् प्रातिपदिकं स्वीकृत्य तावत्, एतत् प्रातिपदिकं स्वीकृत्य एतावत् इति नूतनं प्रातिपदिकं सिद्ध्यति. परिमाणार्थे भवति इति मम अवगमनम् अस्ति. परिमाणार्थे इत्युक्ते इत्युक्ते कः अर्थः सिद्ध्यति? परिमाणः इत्युक्ते यावत् जलम् अस्ति तावत् पिबामि. परिमाणार्थे सः प्रत्ययः प्रयुज्यते. यावत् तावत् एतावत् एकेन प्रकारेण साध्यन्ते. भवती वदतु सूर्यकुमारी भगिनी, यावत् शब्दस्य रूपाणि वदतु. नपुंसकलिङ्गे भगिनि, त्रिषु लिङ्गेषु वदतु. यावत्, यावती, यावन्ति, यावन्ति, क्षम्यतां भगिनि, यावती, यावत्यौ, यावन्त्यः. आदौ नपुंसकलिङ्गे वदतु. यावत्, यावती, यावन्ति. द्वितीया अपि यावत्, यावत्, यावती, यावन्ति. स्त्रीलिङ्गे वदतु. यावती यावत्यौ यावत्यः यावतीं यावत्यौ यावत्यः यावतीः यावती क्षम्यताम् नदी शब्दवत् रूपाणि वक्तव्यानि. इदानीं पुंलिङ्गे वदतु. यावतवान् न यावतान् भगिनि यावतान् यावान् यावान् ओ यावान् यावन्तौ यावन्तः यावतः उत्तमं. यावान् यावन्तौ यावन्तः यावन्तं यावन्तौ यावतः एवं पुंलिङ्गे वक्तव्यानि. स्त्रीलिङ्गे नदीशब्दवत् रूपाणि वक्तव्यानि. नपुंसकलिङ्गे जगत् शब्दवत् रूपाणि वक्तव्यानि. यावत् तावत् एतावत् इमानि पदानि सादृशानि. तेषु पदेषु सादृश्यमस्ति. दट् मच्. एकं वाक्यं वदतु यावत् तावत् उपयुज्य. दशवादनय यावन्तं सार्ध एकादशवादनपर्यन्तं तावत् अस्माकं कक्षा अभवत्. महोदय भवान् वदतु यावत् तावत् प्रयुज्य साधुवाक्यम्. यावान् यावान् समयः अस्ति तावान् एव लिखितुम् अर्हति, परीक्षां लिखितुम् अर्हति इति इति गुरुः वदति. यावान् समयः अस्ति तावान् एव लिखितुं लेखितुम् अर्हति इति. समयस्य अन्ते एव लेखनं भवेत्. अस्मिन् पात्रे यावत् जलमस्ति तावदेव पिबामि. इतोपि किम् अस्ति? अभ्यासः. अभ्यासः इत्यत्र अभि उपसर्गपूर्वकः अस् धातुतः घञ् योजनेन अभ्यासः. अभ्यासः इत्युक्ते प्राक्टिस्. सूर्यकुमारी भगिनी वाक्यानि पूरयतु. किञ्चन गीतशिबिरं प्रवर्तते. तस्य समयसारिणी अत्र अस्ति. तद् दृष्ट्वा कदा किं प्रवर्तते इति लिखत. षड्वादनतः सप्तवादनपर्यन्तं योगासनम् अस्ति. प्रचलति. ओके भगिनी, किञ्चन किञ्चन इत्यस्मिन् स्थाने किञ्चित् इति अपि वक्तुं शक्यते. अनिश्चितार्थे चित् चन द्वयोः प्रयोगः क्रियते. द्वयोः प्रयोगः अपि साधु. अनिश्चितार्थे किञ्चित् अथवा किञ्चन. अत्र किञ्चन इति नपुंसकलिङ्गं किमर्थम् अस्ति? गीताशिबिरम् अस्ति चेत्. अस्मिन् वाक्ये कर्मपदम् अस्ति वा? शिबिरं प्रवर्तते आत्मनेपदी. अकर्मकधातुः वृत्तधातुः अकर्मकधातुः वृत्तधातुतः वर्तते इति रूपं सिद्ध्यति. प्रवर्तते किं प्रवर्तते? गीताशिबिरं प्रवर्तते इत्युक्ते गीताशिबिरम् अस्ति. अस्मिन् वाक्ये कर्मपदं नास्ति. शिबिरम् इति नपुंसकलिङ्गपदम् अस्ति. गीतायाः शिबिरं कर्तृपदमस्ति. गीताशिबिरं प्रवर्तते तावदेव. किञ्चन इत्यत्र परसवर्णादेशं कृत्वा लिखितमस्ति. केन सूत्रेण परसवर्णादेशः भवति? प्रथमं किं योगः च न प्रथमं मोन्स्वार्हसूत्रेण अनुस्वारादेशः आदेशः भवति अनुस्वारस्य ययि परे परसवर्णः आदेशो भवति न अनुस्वारस्य ययि परसवर्णः इति सूत्रम् अपदान्तकार्यं किन्तु अत्र पदान्तकार्यम् अस्ति वदतु उत्तमं वापदान्तस्य सूत्रेण अत्र किम् इति एकं पदमस्ति च न इति अन्यत् पदमस्ति वापदान्तस्य इति सूत्रेण एव परसवर्णादेशः भवितुमर्हति अनुस्वारस्य ययि परसवर्णः इति सूत्रम् अपदान्तकार्यम् अत्र अनुवृत्तिः किं भवति भगिनि वापदान्तस्य इति सूत्रस्य अनुवृत्तिः सम्पूर्णसूत्रम् अनुस्वारस्य ययि परसवर्णः इति पूर्णं सूत्रं वापदान्तस्य इत्यस्मिन् अनुवृत्तिरूपेण आयाति सम्पूर्णसूत्रस्य अनुवर्तनं भवति इत्युक्ते तत् सूत्रं पूर्वसूत्रं वापदान्तस्य इति परसूत्रमस्ति पूर्वसूत्रम् अपदान्तकार्यं परसूत्रं पदान्तकार्यम् अत्र किम् इति पदम् अस्ति इत्यतः इदं कार्यं गीताशिबिरम् इति कथनेन महोदय वदतु ऊहां करोतु विग्रहवाक्यं गीतायाः शिबिरं गीताशिबिरं गीतया न गीतायाः शिबिरमेव गीतायाः शिबिरम् इति मम चिन्तनमपि तृतीया अपि प्रयोक्तुं शक्यते इति मन्ये गीतया शिबिरं न भवति गीतायाः शिबिरम् इति वक्तुं शक्यते षष्ठी साधु भवति किञ्चन इत्युक्ते अल्पार्थे किञ्चन इति पदं प्रयुज्महे साकल्यं वदतु सकलस्य भावः साकल्यम् इति अत्र श्यै प्रत्ययः योजितः सकलस्य भावः साकल्यं तद्धितप्रत्ययः तद्धितप्रत्ययः उत्तमं समयसारिणी समयस्य सारिणी समयस्य सारिणी इति कथनेन तत्र सारिणी इति पदं परिशीलयामश्चेत् सृ इति धातुः अस्ति सृधातोः लट् रूपं किं भवति सृसरति युडन्त् रूपं किं भवति युडन्त् रूपं सरणं सरणम् इति णिच् योजनेन किं भवति सारणम् इति भवति उत्तमं प्रसारयति प्रसारयति इति पदं सिद्ध्यति णिच् योजनेन णिच् नास्ति चेत् प्रसरणम् इति भवति प्र उपसर्गः अस्ति चेत् प्रसरणम् उपसर्गः नास्ति चेत् केवलं सरणं प्रसरणं प्रसारणं किन्तु अत्र सारिणी इति स्त्रीलिङ्गरूपं दत्तमस्ति तिन् नास्ति महोदय स्त्रीप्रत्ययाः केचन सन्ति नीप् नीष्यु नीन् एते प्रत्ययाः तेषु अन्यतमप्रत्ययः नीप् नीप् प्रत्ययस्य योजनेन दीर्घ ईकारान्तस्त्रीलिङ्गपदानि सिद्ध्यन्ति सारिणी भगिनी वदतु समयसारिणी इत्युक्ते किम् सूचना टैम् टेबल् समयसूचना समयस्य सूचना प्राप्यते उत्तमं दृष्ट्वा इति दृश् धातोः क्त्वान्तरूपम् अस्ति कदा किं प्रवर्तते अत्र वृत्तधातुः अपि अकर्मकधातुः चल् धातुः अपि अकर्मकधातुः एतेषु कर्मपदं नास्ति चल् धातुः अपि अकर्मकधातुः योगासनं प्रचलति कदा प्रचलति वदतु योगासनं कदा प्रचलति षड्वादनतः सप्तवादनपर्यन्तं प्रचलति गीतापारायणं कदा प्रचलति नववादनतः दशवादनपर्यन्तं गीतापारायणं प्रचलति अत्र पारायणं महोदय वदतु पारायणम् इति परस्य अयनं परेषाम् ओके परेषां अयनम् इति साधु एव किल अयनम् इति पदं साधु एव परन्तु पारायणम् इति कथनेन दीर्घः किमर्थं परेषामयनं वा पारा इति कथं दीर्घः पकारस्य दीर्घः किं भवति, केन सूत्रेण भवति न जानामि भगिनि. गीतायाः पारायणम् इति विग्रहवाक्यमस्ति. गीतापारायणम् इति समस्तपदमस्ति. गीतायाः पारायणं षष्टितत्पुरुषसमासः अस्ति. पारम् इति एकं पदमस्ति. पारम् इति कथनेन सीमा इति अर्थः अस्ति. भवन्तः जानन्ति खलु शास्त्रपारङ्गतः, वदतु पारङ्गतः इत्युक्ते. श्रीशङ्करः बाल्ये एव वेदानां पारङ्गतः, वेद अध्ययने पारङ्गतः, अध्ययनस्य पारङ्गतः इति. पारम् इत्युक्ते आङ्ग्लभाषया वक्तुमिच्छामश्चेत् शोर्. पारङ्गतः शोर् इति कथनेन किम् आङ्ग्लभाषा शोर् वा सीशोर्? ओके ओके ओके. सः सर्वाणि शास्त्राणि अधीत्य, सः पारङ्गतः इत्युक्ते समाप्तिं गच्छति इत्युक्ते सर्वाणि शास्त्राणि अधीतवान् इत्यस्मिन् अर्थे सः शास्त्रपारङ्गतः इति वदामः. पारम् अयते अनेन, समाप्तिम् अयते अनेन, तस्य सम्पूर्ण अध्ययनं कृतम् इति अर्थः अस्ति पारायणम् इति कथनेन. पाणिनीयधातुपारायणं क्रियते कुत्रचित् खलु. केचन जनाः पाणिनीयधातुपारायणं कुर्वन्ति, केचन जनाः वेदपारायणं कुर्वन्ति, केचन जनाः विष्णुसहस्रनामपारायणं कुर्वन्ति, सुन्दरकाण्डं तस्य पारायणं कुर्वन्ति. पारायणं पारम् अयनम् अनेन अयते इति आत्मनेपदीरूपम् अस्ति. अयि गतौ गत्यर्थकधातुः अस्ति. रामायणम् इति कथनेन, रामायणम् इति कथनेन रामस्य अयनं रामायणम्. उत्तमं. रामस्य अयनम् इति विग्रहवाक्यम् अस्ति. पूर्वपदात् संज्ञायामगः इति सूत्रेण रामायणम् इत्यस्मिन् पदे अणत्वं भवति. अत्र केन सूत्रेण अणत्वं भवति इति अपि चिन्तनीयं. पारायणं तत्र निमित्तम् अस्ति. अटुकुप्वाङ्नमो पश्यतु भगिनि, अट्कुप्वाङ्नुं व्यवायेपि रसाभ्यां नोणः इति सूत्रद्वयम् अखण्डपदानां कृते इत्युक्ते सामासिकपदं नास्ति चेदेव तेन सूत्रद्वयेन णत्वं भवति समस्तपदेषु. एकपदं खलु भगिनि? न, एकं पदं नास्ति. यथा रामायणं रामस्य अयनम् इत्युक्ते पदस्य खण्डनं कर्तुं शक्यते. पारम् इति एकं पदमस्ति, अयनम् इति अन्यत् पदमस्ति. अस्मिन् पदद्वयम् अस्ति, समस्तपदमस्ति. समस्तपदानां प्रसङ्गे णत्वस्य कृते भिन्नसूत्राणि आवश्यकानि. यः पारायणं करोति सः पारायणिकः. पारायणिकः चान्द्रायणम् अस्ति चेत् यः चान्द्रायणं करोति सः चान्द्रायणिकः. चान्द्रायणिकः इत्युक्ते कः? चान्द्रायणम् इति एकं पदमस्ति खलु. चन्द्रस्य अयनं वा? चान्द्रायणं चन्द्रस्य अयनं वा? मुन् भवान् वदतु. प्रवचनम् इति पदमस्ति. प्र इति उपसर्गपूर्वक वच् धातोः लुडन्तपदमस्ति. वच् प्रयोगे प्र उपसर्गपूर्वक प्रयोगे वच् धातोः ल्युडन्त ल्युडन्तं पदं ल्युट्. अफ्कोर्स् अन ल्युट् लकारटकारयोः अनुबन्धरूपेण इत्संज्ञा भूत्वा लोपः भवति. तदनन्तरं यु इति अवशिष्यते. युवरोनाको इति सूत्रेण अन इति आदेशः भवति. तदनन्तरं किं पदं? प्रवचनं. प्रवचनम् ओके. वच् धातोः अन इति योजनेन वचनम् इति भवति. प्रयोगे वचनं प्रवचनम् इति रूपं सिद्ध्यति. उत्तमं. चन्द्रस्य अयनं चान्द्रायणम् अत्रापि पूर्वपदात् संज्ञायामगः इति सूत्रेण एव चान्द्रायणम् इति नपुंसकलिङ्गपदमस्ति, तत्र अणत्वं भवति. सम्भाषणवर्गः प्रचलति, कदा प्रचलति भगिनी वदतु? सम्भाषणवर्गः प्रचलति त्रिवादनतः, न क्षम्यतां, त्रयवादनतः त्रिवादनतः त्रिवादनतः चत्वारिवादनपर्यन्तं चतुर्वादनपर्यन्तं पुल्लिङ्ग ओके चतुर्वादनपर्यन्तं चतुर्वादनपर्यन्तं सम्भाषणवर्गः प्रचलति. उत्तमं. सम्भाषणं वदतु. संयोगः भाषण भाषणं सम्भाषणं प्रथमं सं प्रथमस्ति मोनुस्वारः इत्यनेन सम्भवति अनुस्वारः भवति सम्भवति योगः भाषणं तदनन्तरं वापदान्तस्य इत्यनेन सम्भाषणं भवति. अत्र वापदान्तस्य इति सूत्रेण परसवर्णादेशं कृत्वा लेखनीयं. साधु भाष धातुः अस्ति, भाष धातुतः ल्युट् योजनेन भाषणं तत्र धातुः भाष अस्ति चेत् भाषणं भवति, किन्तु भाष धातुः अस्ति तदर्थमेव भाषणं इति रूपम्. अग्रिमं पदमस्ति गीताध्ययनं. गीताध्ययनं कदा प्रचलति? गीता अध्ययनं पञ्चवादन वर्तः षड्वादनपर्यन्तं गीताध्ययनं प्रचलति. गीतायाः अध्ययनम् अध्ययनं वदतु. अधियोगः ईयोगः लिट् इङ् इति कथनेन आदौ इकारः अस्ति, इकारस्य अनन्तरम् इत्संज्ञकवर्णः अस्ति, सः वर्णः कः? कवर्गीय अन्तिमव्यञ्जनं ञकारः अस्ति. इङ् इति कथनेन कवर्गीय अन्तिमव्यञ्जनम् अनुनासिकव्यञ्जनं ञकारः अस्ति. धातोः अन्ते ञकारः इत्संज्ञकः अस्ति चेत् तस्य अर्थः कः? नित् भवति चेत् उत्तमम्. अनुदात्तनित आत्मनेपदम् इति सूत्रेण धातुः नित् अस्ति इति कारणतः सः धातुः आत्मनेपदी धातुः भवति. तस्य रूपम् अधीते. अधीते इति प्रथमपुरुषे एकवचनरूपमस्ति, आत्मनेपदीरूपम् अस्ति, किन्तु ल्युडन्तमस्ति अध्ययनम्. णिच् अस्ति चेत् णिच् पूर्वकं ल्युडन्तम् अध्यापनम्. भवान् अध्ययनं कर्तुमिच्छति वा अध्यापनं कर्तुमिच्छति वा? अध्ययनमेव कर्तुमिच्छति. उत्तमम्. अध्ययनम् अध्यापनम् इति पदद्वयमस्ति. अणिजन्तरूपमस्ति अध्ययनम्, अणिजन्तरूपमस्ति णिच्युक्तं ल्युडन्तम् अध्यापनम् भवति. अर्तिर् ग्ली व्ली तदेव किल. उत्तमम्. अर्ति ह्रि व्ली क्नूयि क्ष्मायातां पुङ्नौ इति सूत्रेण अत्र पुक् आगमः भवति. उपन्यासः गीतोपन्यासः कदा भवति वदतु. उपपूर्वक नीपूर्वक आस् धातुः अस् धातुः धञ् प्रत्ययः योजनेन उपपूर्वक नीपूर्वक अस् धातोः घञ् प्रत्ययस्य योजनेन उपन्यासः इति पदं सिद्ध्यति. उत्तमं. गीतायाः उपन्यासः गीतोपन्यासः. अग्रिम अभ्यासस्य प्रसङ्गे भवान् उक्त्वा समापयतु. अग्रिम अभ्यासं करोतु. उदाहरणं वर्गे षड्वादनतः सप्तवादनपर्यन्तं तदेव वा? तदभवत्. तः पर्यन्तम् इति योजयित्वा लिखतु. तः पर्यन्तमिति योजना ओके. उदाहरणं द्विती द्वितीय अध्यायस्य पञ्चपञ्चाशत्तमश्लोकतः एकषष्टितमश्लोकपर्यन्तं स्थितप्रज्ञ लक्षणम् अस्ति. ओके ट्वेल् द्वितीयः किल त्रयोदश द्वादश अध्यायस्य त्रयोदश श्लोकतः ओके एकोनविंशति श्लोकपर्यन्तम् एकोनविंशति श्लोकपर्यन्तं भक्तलक्षणम् अस्ति भक्तलक्षणम् अस्ति. स्थितप्रज्ञलक्षणं स्थितप्रज्ञस्य लक्षणानि उक्तानि कुत्र? भगवद्गीतायाः द्वितीयाध्यायस्य पञ्चपञ्चाशत्तमश्लोकतः एकषष्टितमश्लोकपर्यन्तं स्थितप्रज्ञलक्षणमस्ति. स्थितप्रज्ञः विग्रहवाक्यं वदतु. स्थितः सोरि स्थितः स्थिता प्रज्ञा यस्य सः स्थितप्रज्ञः स्थिता प्रज्ञा यस्य सः बहुव्रीहिः स्थिता प्रज्ञा यस्य सः इति बहुव्रीहिसमासः अस्ति. स्थितप्रज्ञस्य लक्षणानि एतेषु श्लोकेषु उक्तानि. लक्ष् इति धातुः अस्ति. लक्षधातुतः ल्युट् योजनेन लक्षणम् अणत्वं किमर्थमस्ति? निमित्तं किम्? शकारः अस्ति किल मूर्धन्यशकारः इक् श मूर्धन्यशकारः अस्ति इति कारणेन णत्वं भवति. उत्तमं. योजयित्वा इति पदं दत्तमस्ति. युज् धातुतः णिच् योजयित्वा णिच् प्रत्ययस्य योजनेन युज् इत्यस्य रूपं योज् भवति. निजन्तयुक्तं क्त्वान्तरूपम् ल्यबन्तं वदतु. ल्यबं वदतु संयोज्य स्पष्टतया वदतु. संयुज्य वा तत्र भेदः अस्ति. संयुज्य इति कथनेन णिच् नास्ति इति अर्थः. संयोज्य इति कथनेन तत्र णिच् अस्ति इति अर्थः. संयुज्य इति ल्यबन्तमस्ति. संयोज्य इति ल्यबन्तमपि अस्ति. प्रयुज्य इति कथनेन अणिजन्तरूपं. प्रयोज्य इति कथनेन णिच् अपि अस्ति. निजन्तरूपाणां प्रसङ्गे अपि सर्वाणि कृदन्तानि साधयितुं शक्नुमः. निजन्तानां सर्वाणि कृदन्तानि सन्ति. अत्र प्रयोज्य नियोज्य एवं वदामश्चेत् तत्र णिच्यपि अस्ति इति अर्थः. भगिनी भवती वदतु अग्रिमं वाक्यम्. भगिनी दैवी सम्पत् उक्ता अस्ति षोडश अध्यायस्य प्रथमसूत्रतः प्रथमश्लोकतः तृतीयश्लोकपर्यन्तं दैवीसम्पत् उक्ता अस्ति. किमर्थं स्त्रीलिङ्गे अस्ति? सम्पत् स्त्रीलिङ्गपदम्. उत्तमं. सम्पत् इति स्त्रीलिङ्गपदमस्ति. महोदयेन किमुक्तमस्ति? ऊनविंशतिः इति महोदयः उक्तवान्. भगिनी किमुक्तवती? नवदश इति उक्तवती. द्वयमपि साधु. एकोनविंशतिः ऊनविंशतिः नवदश इति अपि साधु. एकान्नविंशतिः. चत्वारः प्रकाराः एकोनविंशतिः ऊनविंशतिः नवदशः एकान्नविंशतिः एकादनविंशतिः एकान्नविंशतिः एकाग्नविंशतिः इति अपि तत् रूपं वक्तुं शक्यते. ऊनविंशतितमः श्लोकः नो चेत् ऊनविंशः श्लोकः, तत्रापि प्रकारद्वयमस्ति. ऊनविंशः श्लोकः विंशतितमः अपि कथितुं शक्यते. श्लोकः खलु, श्लोकः इति पुंलिङ्गपदमस्ति इति कारणतः पूर्णप्रत्ययान्तपदानि त्रिषु लिङ्गेषु सम्भवन्ति. इदं पदं पूर्णप्रत्ययान्तपदं, विंशः, विंशी, विंशम्, अनेन प्रकारेणापि वक्तुं शक्यते. ऊनविंशः, ऊनविंशी, ऊनविंशं, नो चेत् नवदशतमः, तमः इति अपि योजयितुं शक्नुमः तत्र. तमः, तमा, तमम्. उत्तमम्. पूर्णप्रत्ययान्तपदानि एव प्रथमं, द्वितीयं, तृतीयं, चतुर्थं, पञ्चमम् एवं पूर्णप्रत्ययान्तपदानि भवन्ति. प्रथमश्लोकात् आरभ्य तृतीयश्लोकपर्यन्तं दैवीसम्पत् उक्तमस्ति. सम्पत् इति पदं दत्तमस्ति, स्त्रीलिङ्गपदमस्ति. सम्पत् कीदृशं पदम्? सम्पत्तिः इति सम्पत् संयोग. अत्र महोदयेन किम् उक्तमस्ति? सम्पत्तिः इति उक्तवान्. सम् उपसर्गपूर्वकः पद् धातुतः क्तिन् योजनेन सम्पत्तिः, पद् धातोः रूपमेव, किन्तु क्तिन् प्रत्ययस्य योजनेन सम्पत्तिः. किन्तु तत् पदम् अत्र नास्ति. अत्र किमस्ति? सम्पत्. सम्पत् एव. तत्र भिन्नप्रत्ययः अस्ति. सः प्रत्ययः कः? क्विप्. क्विप् प्रत्ययस्य योजनेन लोपः भवति. आपद्, आपद् अपि, आपद् एक्सिडेण्ट्. आपद् तकारः अन्ते अस्ति इति कारणतः भगिनी वदतु. तकारः अन्ते अस्ति कारणतः रूपद्वयं, जस्वसन्धिः, झलां जशोन्ते इति सूत्रेण सम्पद् भवति. सम्पत् भवति, सम्पद् अथवा सम्पत् द्वयमपि साधु. दैवी तद्धितान्तपदं खलु. दैवी इत्युक्ते देवसम्बन्धिनी, देवस्य इयं दैवी. सम्पत् इति पदमपि अस्ति, सम्पत्तिः इति पदमपि अस्ति. अग्रिमं वाक्यं भवान् वदतु. इद दशम दशम अध्यायस्य विंशतितम श्लोकतः एकचत्वारितम श्लोकपर्यन्तं एकचत्वारिंशत् तम श्लोकपर्यन्तं ईश्वरस्य विभूतयः उक्ताः. अत्र उक्ताः इति विभूतयः इति इत्यस्य विशेषणरूपेण भवति. विभूतिः, विभूती, विभूतयः इति अत्र बहुवचनरूपम् इति इत्युक्ते उक्ताः इति रूपं भवति. विभूतयः, विभूतिः, विभूतिः रूपं साधयतु. वि इति उपसर्गपूर्वक भूधातोः इक्तप्रत्ययः, सोरि इक्तिं प्रत्ययः, विभूतिः इति पदं सिद्ध्यति. भूधातोः इत्तिं तिन् प्रत्ययस्य योजनेन भूतिः इति रूपं सिद्ध्यति. वि उपसर्गपूर्वक भूतिः, विभूतिः इति पदं सिद्ध्यति. विभूतिः, विभूती, विभूतयः इति बहुवचनरूपं रूपम्. उत्तमं. मतिशब्दवत् रूपाणि वक्तव्यानि. विभूतिः इति स्त्रीलिङ्गपदमस्ति, भूधातोः क्तिं प्रत्ययान्तरूपमेव विभूतिः. विभूतिः इत्युक्ते भस्मधारणम् इति अर्थः अस्ति वा? भस्मधारण विभूतिः भस्मधारणम् इति एकः अर्थः. द्वितीयः अर्थः इति बहवः ऐश्वर्याणि इत्यपि साधु किल. लोके तु भस्मधारणम् इत्यस्मिन् अर्थे तस्य रूढिः अभवत्, किन्तु ईश्वरस्य विभूतयः, ईश्वरस्य महिमा, महिमा उक्ता. अध्यायस्य नाम अस्ति विभूतियोगः. विभूतियोगे ईश्वरस्य विभूतयः उक्ताः. ईश्वरस्य भावः ऐश्वर्यम् उत्तमम् ऐश्वर्यम् विभूतिः इत्युक्ते ऐश्वर्यम् अथवा महिमा इति अर्थः महिमा इति कथनेन तत्र प्रातिपदिकं किम् महिमन् शब्दः महिमा महिमानौ महिमानः इमनिष् प्रत्ययः महिधातोः इमनिष् प्रत्ययस्य योजनेन महिमा इति रूपं सिद्ध्यति उत्तमम् इमनिच् इति एकः प्रत्ययः अस्ति महिमा इति आकारान्तस्त्रीलिङ्गपदम् इव दृश्यते न आकारान्तस्त्रीलिङ्गपदं नास्ति कीदृशं पदं नकारान्तपदम् अस्ति इमनिच् इति प्रत्ययः अस्ति तत्र ईदृशानि पदानि अन्यानि पदानि अणिमा लघिमा गरिमा महिमा पटिमा गरिमा गरिमा वरिमा प्रेमा प्रेमा इति पदस्य प्रातिपदिकं किम् प्रेमन् शब्दः उत्तमम् इमनिच् प्रत्ययस्य योजनेन प्रेमन् इति प्रातिपदिकम् अणिमा इति कथनेन तत्रापि नकारान्तप्रातिपदिकं लघिमा गरिमा महिमा पटिमा वरिमा गरिमा प्रेमा इत्यादीनि पदानि इमनिच् प्रत्ययान्तरूपाणि ईश्वरस्य महिमा समस्तपदं करोतु ईश्वरस्य विभूतयः विभूतयः ईश्वरस्य विभूतयः ईश्वरविभूतयः ईश्वरविभूतयः भस्मधारणम् इति अर्थः अस्ति चेत् भस्मशब्दस्य प्रातिपदिकं किम् भस्म भस् इति धातुः प्रातिपदिकं किम् प्रातिपदिकं किम् ओके भस्म इति पदस्य प्रातिपदिकं किम् भस्मन् इति प्रातिपदिकं नकारान्तप्रातिपदिकं भस्मन् अत्र रूपाणि एकवारं स्मारयतु भस्म भस्म भस्मानौ भस्मानः भस्मानं भस्मानौ गेस् वर्क् एव ऊहामेव करोमि नपुंसकलिङ्गपदमस्ति भस्म भस्मनी भस्मनि भस्मानि ओ भस्म भस्मनि भस्मानि एवं रूपाणि भवन्ति भस्मधारणम् इति कथनेन भस्मन् इति प्रातिपदिकमस्ति भस्म भस्मनी भस्मानि एवं रूपाणि भवन्ति भस्म इति कथनेन दग्ध गोमयादिविकारः अर्थः अस्ति कपिलमहर्षि षष्टि षष्टिसहस्रं मनुष्याणां भस्मी कृतवान् भस्मीकरोति इति पदं साधु भवति नो चेत् भस्म कृतवान् भस्म इति द्वितीयाविभक्ति एकवचनमपि भस्म एव कर्मपदमस्ति चेदपि नपुंसकलिङ्गपदमस्ति उत्तमं भस्मीकरोति उष्णीकरोति शीतलीकरोति इति रूपाणि भवन्ति अन्तिमं वाक्यमस्ति भगिनी भवती करोतु विश्वरूपदर्शनं एकादश अध्यायतः एकादश अध्याय दशश्लोकातः त्रयोदश श्लोकपर्यन्तं विश्वरूपदर्शनं प्रचलति विश्वरूपः वदतु विश्वरूपस्य दर्शनं विग्रहवाक्यं विश्वरूपस्य दर्शनं षष्ठी तत्पुरुषः विश्वरूपः इति वक्तव्यम् विश्वस्य विश्वं भूतं यस्य सः विश्वमेव भूतं यस्य सः उत्तमं विश्वम् एव रूपं यस्य सः इति विग्रहवाक्यमस्ति विश्वम् एव रूपं यस्य सः सः एव विश्वरूपः विष्णुसहस्रनामानि पठामश्चेत् विश्वं विष्णुः इति लिखितम् अस्ति विश्वम् एव विष्णुः तादृशार्थः एव अत्रापि अस्ति विश्वम् एव विष्णुः विश्वम् एव रूपं यस्य सः इति विग्रहवाक्यं बहुव्रीहि समासः अस्ति दृश्धातोः रूपमेव दर्शनं दशमश्लोकात् आरभ्य त्रयोदशश्लोकपर्यन्तं त्रयोदश इत्यत्र त्रयोदशतम इति न वक्तव्यं त्रयोदशश्लोकपर्यन्तम् इति एव वक्तव्यं दशमश्लोकात् आरभ्य त्रयोदशश्लोकपर्यन्तं विश्वरूपदर्शनं रोहिणी भगिनी भवती अग्रे पठतु भगिनी सर्पः पर्यन्तम् इत्यस्य एतादृशाः प्रयोगाः अपि भवन्ति। हिमालयतः कन्याकुमारीपर्यन्तं भारतम् अस्ति। आरम्भतः अन्तपर्यन्तं भगवद्गीतां पठतु। सः पर्यन्तम् इत्यस्य एतादृशाः प्रयोगाः अपि भवन्ति इति अवधेयम् इति दत्तम्। हिमालयात् आरभ्य हिमालयतः कन्याकुमारीपर्यन्तं भारतम् अस्ति। उत्तमम्। हिमालयतः कन्याकुमारीपर्यन्तम् इति लिखितमस्ति। अस्मिन्नेव अर्थे आशेतु हिमाचलपर्यन्तम् इति वदामः खलु। भारतमस्ति, आशेतु हिमाचलम् इति वदनेन अव्ययीभावसमासः अस्ति इति मन्ये। पूर्वं यानि यानि वाक्यानि दत्तानि तादृशरूपेणापि अस्य प्रयोगः भवति तः पर्यन्तम्। अत्र इतोपि वाक्यद्वयं दत्तमस्ति, आरम्भतः अन्तपर्यन्तं भगवद्गीतां पठतु। किमर्थम् आरम्भात् अन्तपर्यन्तम्? आरम्भतः अन्तपर्यन्तम्, आरम्भे ये श्लोकः अस्ति तद् आरभ्य अन्ते ये श्लोकः अस्ति तत् पर्यन्तं भगवद्गीतां पठतु इति। उत्तमं। भगवता गीता इति विग्रहवाक्यं वक्तव्यं भवति। तृतीया तत्पुरुषसमासः अस्ति भगवद्गीता इत्यस्मिन् पदे। महोदय भवान् वदतु अवधेयम्। अवपूर्वक ध्यै इति धातोः ध्यै इति ओके धा ओके सारी धा अव अवपूर्वक धा इति धातोः ध्येयं यत्पत्ययः ओके कार्यम् ओके तादृशम् ओके यत्पत्ययस्य योजनेन अवधेयम् इति रूपं सिद्ध्यति। अव उपसर्गपूर्वक धा धातोः यत्पत्ययस्य योजनेन अवधेयम् इति पदं सिद्ध्यति। तत्र भेदः कः? विशिष्टं सूत्रमस्ति रुहलोर्ण्यत् इति सूत्रमस्ति। रुहलोर्ण्यत् इत्युक्ते ऋकारान्तधातूनां प्रसङ्गे, ऋकारान्तधातुः इत्युक्ते क्रु ध्रु भ्रु इत्यादयः ऋकारान्तधातवः। ऋकारान्तधातूनां प्रसङ्गे, हलन्तधातूनां प्रसङ्गे ण्यत् प्रत्ययः, अन्येषां प्रसङ्गे यत् प्रत्ययः। अत्र धातुः धा अस्ति, धा धातुः हलन्तः नास्ति, ऋकारान्तः नास्ति, अतः रुहलोर्ण्यत् इति सूत्रम् अत्र कार्यं न करोति। धातुः दीर्घ आकारान्तधातुः यत् प्रत्ययस्य योजनेन धा धातुतः धेयम् अव उपसर्गपूर्वकः अवपूर्वकः धा धातुतः यत् योजनेन अवधेयम्। किन्तु ल्युडन्तं किं भवति? अवधानम् इति ल्युडन्तं भवति, अवधानम्। तत्र भेदः कः? अवपूर्वक धा धातोः ओके अन अत्र तत्र अन इति आदेशः भवति किल युवरनाको सूत्रेण ल्युट् ल्युडन्तं सो तत्र तत् नपुंसकलिङ्गपदं भवति अवधानम् इति। उत्तमं। भेदः कः इत्युक्ते अवधानम् इति ल्युडन्तमस्ति, नपुंसकलिङ्गे एव भवति, किन्तु यत् प्रत्ययान्तपदानि त्रिषु लिङ्गेषु सम्भवन्ति। अवधेयम् इति नपुंसकलिङ्गे दत्तमस्ति। अवधेयम् इति कथनेन यत् प्रत्ययः अथवा ण्यत् प्रत्ययः कर्मार्थकप्रत्ययः, कर्मार्थकप्रत्ययः इत्युक्ते कर्मण्यर्थे एव तस्य प्रयोगः भवति। यत् पठितम् आसीत् अस्माभिः तत्सर्वं मनसि स्थापनीयं, स्थापनीयम् यथा महोदयेन उक्तं कार्यं कर्तव्यं करणीयम्, इमानि त्रीणि पदानि समानार्थकानि। यत् प्रत्ययान्तपदम्, अनियर् प्रत्ययान्तपदं, तव यत् प्रत्ययान्तपदम्, एते त्रयः प्रत्ययाः समानार्थकाः, अर्थः समानः, कर्मण्यर्थे तस्य प्रयोगः भवति। सन्देहः भगिनि, सन्देहः अस्ति तत्र अत्र अस्मिन् श्लोक अस्मिन् श्लोकतः तस्मिन् श्लोकपर्यन्तम् इति कथनेन लैक् सिमिलर् यूसेज् आबाल्यवार्धक्यम् इति कथितुं शक्यते किल? आ इति उपसर्ग योजनेन आबाल्यवार्धक्यम् इति बाल्यपर्वात् बाल्यपर्वत पर्वतः वार्धक्य पर्व पर्यन्तम् इति कथनस्य आङ्ग् उपसर्गयोजनेन आबाल्यवार्धक्यम् इति कथितुं शक्यते किल? अस्ति, अव्ययीभावसमासयुक्तं पदं, तादृशप्रयोगः अपि भवति, यथा आबालगोपालम् इति कथनेन सर्वे बालाः अपि च गोपालाः, आसेतु हिमाचलं, सेतुतः हिमाचलपर्यन्तम् इति वक्तुमिच्छामश्चेत् केवलम् आसेतु हिमालयम् इति पर्याप्तं भवति. किमर्थं समस्तपदानां निर्माणं कुर्मः? संक्षेपरीत्या वक्तुमिच्छामः, संक्षेपरीत्या संक्षिप्तरीत्या वक्तुमिच्छामः, अतः समस्तपदं कृत्वा वदामः. आसेतु हिमाचलम् इति कथनेन सेतुतः, सेतुः इत्युक्ते रामसेतु, रामेश्वरं, तत्र सेतुः अस्ति, सेतुतः हिमाचलपर्यन्तं भारतमस्ति. अवधानं भिन्नं पदम्, अवधेयम्, अवधेयम् इति कथनेन एतत् सर्वं मनसि स्थापनीयं. कर्मणि प्रयोगे तव्यत् अनियरु ण्यत् प्रत्ययानां प्रयोगः भवति, तस्मिन्नेव अर्थे कर्तरीप्रयोगे विधिलिङ्ग्लकारः प्रयुज्यते. कर्तरीप्रयोगे विधिलिङ्ग्लकारे यादृशं वाक्यं लिखामः तस्मिन्नेव अर्थे कर्मणि प्रयोगे तव्यत् प्रत्ययः अथवा ण्यत् प्रत्ययः प्रयुज्यते. धाधातोः विधिलिङ्ग् किं भवति? धाधातोः विधिलिङ्ग् विधिलिङ्ग्रूपम् ओके धेयः धेये ओके आत्मनेपदीरूपं वा आत्मने धाधातोः रूपमेव हित, किन्तु धाधातोः विधिलिङ्ग्रूपं दध्यात्. भूधातोः रूपं किं भवति? कुर्यात्. भूधातोः रूपं भूयात्. अत्र धाधातुः अस्ति इति कारणतः दध्यात् इति रूपम् अस्ति. धाधातुः रूपमेव धेयम् अस्ति. धाधातुः जुहोत्यादिगणे अस्ति, अतः सार्वधातुकलकारेषु द्वित्वं भवति. धातुः जुहोत्यादिगणे अस्ति चेत् द्वित्वं भवति. सार्वधातुकलकारेषु, चतुर्षु लकारेषु, लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु द्वित्वं भूत्वा रूपं सिद्ध्यति. अतः धाधातोः रूपं दध्यात्. महोदय, भवान् वदतु, उपनिषद् इति कीदृशं पदम्? उपनिषद् इति उपपूर्वक निःपूर्वक षद् षद् वा उपनिषद् ओके उपसर्गपूर्वक नि उपसर्गपूर्वक षद् इति धातोः सत् सत् इति धातोः सन् ओके सन् इति अत् स्त्रीलिङ्गपदं भवति. उपनिषत् इति रूपं भवति. किमर्थं वदन्ती अस्मि? भगवद्गीता उपनिषत् सारः. भगवद्गीतायाम् उपनिषदः सारः अस्ति. उपनिषदः सारभूतः ग्रन्थः भगवद्गीता. भगवद्गीतायाम् उपनिषत् सारः अस्ति. तदर्थमेव भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां प्रत्येकस्मिन् अध्याये अन्तिमभागे उक्तमस्ति इति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायाम् उप उपसर्गपूर्वकः नि उपसर्गपूर्वकः सद् धातुतः क्विप् प्रत्ययस्य योजनेन उपनिषद् इति स्त्रीलिङ्गपदं सिद्ध्यति. सद् सीद् इति धातुः किल? तदेव धातुः सद् सीद् इति धातुः किल? सीदति. सीदति भगिनी वदतु. सदृल् धातुः सः इति सा भवति. पुनः सद् धातोः रूपमेव अत्र अस्ति. उपनिषत् सारः एव भगवद्गीता. वेदान्तः इति वदामः. महोदय वदतु, वेदान्तः? वेदानां वेदानाम् अन्तः वेदान्तः उपनिषद् उपनिषत् उपनिषदौ उपनिषदः एवं रूपाणि भवन्ति. यः वेदान्तशास्त्रं पठति सः सः वेदान्ती वा वेदान्तशास्त्री वा वेदान्ती शास्त्री. वेदान्ति इति पदमस्ति चेत् प्रातिपदिकं किम्? नकारन्ते प्रातिपदिकं वेदान्तिम् इति अर्थः. वेदान्ति, वेदान्तिनौ, वेदान्तिनः, वेदान्तिनं, वेदानि, वेदान्तिनौ, वेदान्तिनः इति रूपाणि. उत्तमं. वेदान्तशास्त्रज्ञः, शास्त्रज्ञः, तत्र विग्रहवाक्यं किम्? शास्त्रं जानाति इति शास्त्रज्ञः इति. शास्त्रं जानाति इति. शास्त्रवेत्ता, शास्त्रवेत्ता इति शास्त्रवेत्ता तृच् प्रत्ययः योजनेन वेत्ता इति भवति. वेतृ, वेत्ता, वेत्तारौ, वेतारः. शास्त्रवेत्ता इति कथनेन समस्तपदमस्ति. शास्त्रं वेत्ति, यः शास्त्रं वेत्ति सः शास्त्रवेत्ता. तत्र उपपदसमासः अस्ति. एवमेव शास्त्रं जानाति इति शास्त्रज्ञः, तत्रापि उपपदसमासः अस्ति. वेदान्तिन् इति नकारान्ते प्रातिपदिकमस्ति. ब्रह्मवादी, ब्रह्मवादी, तत्र प्रातिपदिकम्? ब्रह्मवादिन्, ब्रह्मवादिन्, ब्रह्मवादी, वादिनौ, वादिनः. ब्रह्मवादिनः इति वेदान्तस्य अन्यनाम अस्ति ब्रह्मविद्या, खलु? उपनिषदः अन्यनाम अस्ति ब्रह्मविद्या अथवा वेदान्तः. वेदशिरोभागः इति कथनेन? वेदस्य उत्तमाङ्गभागः. वेदशिरोभागः एव वेदान्तः, उपनिषत् इति वक्तुं शक्यते. वयं सर्वे मिलित्वा उत्तमरीत्या चिन्तनं कृतवन्तः. सर्वेषां धन्यवादाः. धन्यवादाः भगिनी.